अथ चतुर्थकाण्डे सप्तमप्रश्नस्य घनपाठः आरम्भः। अग्ना विष्णु सजोषसा सजोषसाग्ना विष्णु अग्ना विष्णु सजोषसे मा इमा सजोषसाग्ना विष्णु अग्ना विष्णु सजोषसे मा विष्णु इत्यग्ना विष्णु सजोषसेमा इमाः सजोषसा सजोषसेमा वर्धन्तु वर्धन्ति मा सजोषसा सजोषसेमा वर्धन्तु सजोषसेति सा जोषसा इमा वर्धन्तु वर्धन्ति मा इमा वर्धन्तु वां वां वर्धन्ति मा इमा वर्धन्तु वां वां वां वर्धन्तु वर्धन्तु वां गिरो गिरो वां वर्धन्तु गिरः इति गिरः नैर्वाजे जुम्नैर्जुम्नैर्वाजेभिरावाजेभिर्जुम्नैर्जुम्नैर्वाजेभिरागतङ्गतमागतम् वाजश्च च वाजो वाजश्च मे मे च वाजो वाजश्च मे मे तज मे प्रसवः प्रसवो मे तज मे प्रसवः प्रसवः प्रसवो मे प्रसवश्च च प्रसवो मे मे प्रसवश्च प्रसवश्च मे मे च प्रसवः प्रसवश्च मे प्रसव इति प्रसवः मे मे तु प्रयति प्रयतिर्मे च मे प्रयतिः मे प्रयतिः प्रयतिर्मे मे प्रयतिश्च च प्रयतिर्मे मे प्रयतिश्च प्रयतिश्च च प्रयतिः प्रयतिश्च मे मे च प्रयतिः मे प्रसिद्धिः प्रसिद्धिर्मे मे प्रसिद्धिश्च च प्रसिद्धिर्मे मे प्रसिद्धिश्च प्रसिद्धिश्च च प्रसिद्धिः प्रसिद्धिश्च मे मे च प्रसिद्धिः प्रसिद्धिश्च मे प्रसिद्धिरिति प्रासितिः मे धीतिर्मे च मे धीतिः मे धीतिर्धीतिर्मे मे धीतिश्च च धीतिर्मे मे धीतिश्च धीतिश्च च धीतिर्धीतिश्च मे मे च धीतिर्धीतिश्च मे मे च च मे क्रतुः क्रतुर्मे च च मे क्रतुः मे क्रतुः क्रतुर्मे मे क्रतुश्च च क्रतुर्मे मे क्रतुश्च क्रतुश्च च क्रतुः क्रतुश्च मे मे च क्रतुः क्रतुश्च मे मे च मे स्वरस्वरो मे च च मे स्वरः मे स्वरस्वरो मे मे स्वरश्च च स्वरो मे मे स्वरश्च स्वरस्वरश्च मे मे च स्वरस्वरश्च मे मे च च मे श्लोक श्लोको मे च च मे श्लोकः श्लोक श्लोको मे मे श्लोकश्च च श्लोको मे मे श्लोकश्च श्लोकश्च च श्लोक श्लोकश्च मे मे च श्लोक श्लोकश्च मे मे च च मे श्राव श्रावो मे च च मे श्रावः मे श्राव श्रावो मे मे श्रावश्च च श्रावो मे मे श्रावश्च श्रावश्च च श्राव श्रावश्च मे मे च श्राव श्रावश्च मे मे मे च च मे श्रुति श्रुतिर्मे च च मे श्रुतिः मे श्रुतिश्रुतिर्मे मे श्रुतिश्च च श्रुतिर्मे मे श्रुतिश्च श्रुतिश्च च श्रुति श्रुतिश्च मे मे च श्रुति श्रुतिश्च मे मे च च मे ज्योतिर्ज्योतिर्मे च च मे ज्योतिः मे ज्योतिर्ज्योतिर्मे मे ज्योतिश्च च ज्योतिर्मे मे ज्योतिश्च ज्योतिश्च च ज्योतिर्ज्योतिश्च मे मे च ज्योतिर्ज्योतिश्च मे मे मे च च मे सुवस्वर्मे च च मे सुवः सुवस्वर्मे मे सुवश्च च सुवर्मे मे सुवश्च सुवश्च च सुवस्वश्च मे मे च सुवस्वश्च मे मे च च मे प्राणः प्राणो मे च च मे प्राणः मे प्राणः प्राणो मे मे प्राणश्च च प्राणो मे मे प्राणश्च प्राणश्च च प्राणः प्राणश्च मे मे च प्राणः प्राणश्च मे प्राण इति प्राणः मे च च मे पानो पानो मे च च मे पानः मे पानो पानो मे मे पानश्च च पानो मे मे पानश्च पानश्च च पानो पानश्च मे मे च पानो पानश्च मे अपान इत्यपानः मे मे च च मे व्यानो व्यानो मे च च मे व्यानः मे व्यानो व्यानो मे मे व्यानश्च च व्यानो मे मे व्यानश्च व्यानश्च च व्यानो व्यानश्च मे मे च व्यानो व्यानश्च मे व्यान इति वि अनः मे मे च च मे सुरसुर्मे च च मे सुः मे सुरसुर्मे मे सुश्च च सुर्मे मे सुश्च सुश्च च सुरसुश्च मे मे च सुरसुश्च मे च मे मे च च मे चित्तं चित्तं मे च च मे चित्तं मे चित्तं चित्तं मे मे चित्तं च च चित्तं मे मे चित्तं च चित्तं च च चित्तं चित्तं च मे मे च चित्तं चित्तं च मे मे च च महाधीतमाधीतं मे च च महाधीतं महाधीतमाधीतं आधीतम् मे माधीतम् च चाधीतम् मे माधीतम् च आधीतम् च चाधीतमाधीतम् च मे मे चाधीतमाधीतम् च मे आधीतमित्याधीतम् मे मे मे वाग्वाङ् मे च मे वा मे वाग्वाङ् मे मे वाक्च च वाङ् मे मे वाक्च वाक्च च वाग्वाक्च मे मे च वाग्वाक्च मे च मे मे च मे मनो मनो मे च मे मनः मे मनो मनो मे मे मनस्य च मनो मे मे मनश्च मनस्य च मनो मनश्च मे मे च मनो मनश्च मे मे मे चक्षुश्च क्षर्मे मे चक्षुश्च मे चक्षुश्चक्षर्मे मे चक्षुश्च चक्षुश्च मे मे च मे श्रोत्रग्श्रोत्रम् मे च मे श्रोत्रम् मे श्रोत्रग्श्रोत्रम् मे मे श्रोत्रम् च श्रोत्रम् मे मे श्रोत्रम् च श्रोत्रम् च श्रोत्रग्श्रोत्रम् च मे मे च श्रोत्रग्श्रोत्रम् च मे मे च मे दक्षो दक्षो मे च मे दक्षः मे दक्षो दक्षो मे मे दक्षश्च च दक्षो मे मे दक्षश्च दक्षश्च च दक्षो दक्षश्च मे मे च दक्षो दक्षश्च मे च मे मे च मे बलम् बलम् मे च मे बलम् मे बलम् बलम् मे मे बलम् च च बलम् मे मे बलम् च बलम् च च बलम् बलम् च मे मे च बलम् बलम् च मे मे च म ओज ओजो मे च म ओजः म ओज ओजो मे म ओजश्च चौजो मे म ओजश्च चौज ओजश्च मे मे चौज ओजश्च मे च मे मे च मे सहस्रहो मे च मे सहः सहस्रहो मे मे सहश्च च सहो मे मे सहश्च सहश्च च सहस्रहश्च मे मे च सहस्रहश्च मे मे च म आयुराजुर्मे च म आयुः म आयुराजुर्मे म आयुश्च चायुर्मे म आयुश्च आयुश्च चायुरायुश्च मे मे चायुरायुश्च मे च मे मे च मे जरा जरा मे च मे जरा जरा जरा मे मे जरा च जरा मे मे जरा च जरा च च जरा जरा च मे मे च जरा जरा च मे मे च म आत्मात्मा मे च म आत्मा आत्मात्मा मे म आत्मा च आत्मा मे म आत्मा च आत्मा च चात्मात्मा च मे मे चात्मात्मा च मे च मे मे च मे तनोस्तनोर्मे च मे तनोः तनोस्तनोर्मे मे तनोश्च च तनोर्मे मे तनोश्च तनोश्च च तनोस्तनोश्च मे मे च तनोस्तनोश्च मे मे च मे शर्म शर्म मे च मे शर्म मे शर्म शर्म मे मे शर्म च शर्म मे मे शर्म च शर्म शर्म च मे मे च शर्म शर्म च मे च मे मे च मे वर्म वर्म मे च मे वर्म वर्म वर्म मे मे वर्म च च वर्म मे मे वर्म च वर्म च च वर्म वर्म च मे मे च वर्म वर्म च मे मे च मेऽङ्गान्यङ्गानि मे च मेऽङ्गानि मेऽङ्गान्यङ्गानि मे मेऽङ्गानि च चाङ्गानि मे मेऽङ्गानि च चाङ्गानि चाङ्गान्यङ्गानि च मे मे चाङ्गान्यङ्गानि च मे च मे मे च मे स्थान्यस्थानि मे च मे स्थानि मे स्थान्यस्थानि मे मे स्थानि च चास्थानि मे मे स्थानि च स्थानि चास्थान्यस्थानि च मे मे चास्थान्यस्थानि च मे मे च मे परोगुंषि परोगुंषि मे च मे परोगुंषि मे परोगुंषि परोगुंषि मे मे परोगुंषि च परोगुंषि मे मे परोगुंषि च परोगुंषि च परोगुंषि परोगुंषि च मे मे च परोगुंषि परोगुंषि च मे मे च मे शरीराणि शरीराणि मे च मे शरीराणि शरीराणि शरीराणि मे मे शरीराणि च शरीराणि मे मे शरीराणि च शरीराणि च शरीराणि शरीराणि च मे मे च शरीराणि शरीराणि च मे मे माहेति मे ज्येष्ठ्यं ज्येष्ठ्यं च मे मे च ज्येष्ठ्यं ज्येष्ठ्यं च मे च मे मे च म आधिपत्यमाधिपत्यं मे च म आधिपत्यम् आधिपत्यमाधिपत्यं मे म आधिपत्यं च चाधिपत्यं मे म आधिपत्यं च आधिपत्यं च चाधिपत्यमाधिपत्यं च मे मे चाधिपत्यमाधिपत्यं च मे आधिपत्यमित्याधिपत्यं च मे मे च मे मन्योर्मन्योर्मे च मे मन्योः मन्योर्मन्योर्मे मे मन्युश्च च मन्योर्मे मे मन्युश्च मन्युश्च च मन्योर्मन्युश्च मे मे च मन्योर्मन्युश्च मे मे च मे भामो भामो मे च मे भामः मे भामो भामो मे मे भामश्च च भामो मे मे भामश्च भामश्च च भामो भामश्च मे मे च भामो भामश्च मे च मे मे च च मे मो मो मे च च मे मः मे मो मो मे मे मश्च चामो मे मे मश्च अमश्च चामो मश्च मे मे चामो मश्च मे मे च च मेम्भोम्भो मे च च मेम्भः मेम्भोम्भो मे मेम्भश्च चाम्भो मे मेम्भश्च अम्भश्च चाम्भोम्भश्च मे मे चाम्भोम्भश्च मे च मे मे च च मे जेमा जेमा मे च च मे जेमा जेमा मे मे जेमा च च जेमा मे मे जेमा च जेमा च जेमा जेमा च मे मे च जेमा जेमा च मे च मे महिमा महिमा मे च मे महिमा मे महिमा महिमा मे मे महिमा च च महिमा मे मे महिमा च महिमा महिमा च मे मे च महिमा महिमा च मे च मे च च मे वरिमा वरिमा मे च मे वरिमा वरिमा च वरिमा वरिमा च मे मे च वरिमा वरिमा च मे प्रथिमा मे प्रथिमा प्रथिमा मे मे प्रथिमा च प्रथिमा मे मे प्रथिमा च प्रथिमा प्रथिमा च मे मे च प्रथिमा प्रथिमा च मे मे च मे वर्ष्मा मे च मे वर्ष्मा वर्ष्मा मे मे वर्ष्मा च मे मे वर्ष्मा च वर्ष्मा वर्ष्मा च मे मे च वर्ष्मा वर्ष्मा च मे मेद्राघुया द्राघुया मे मेद्राघुया च द्राघुया मे मेद्राघुया च द्राघुया च मे मे द्राघुया च मे वृद्धं वृद्धं मे च मे वृद्धं वृद्धं मे मे वृद्धं च वृद्धं च मे मे च वृद्धं वृद्धं च मे वृद्धिर्वृद्धिर्मे च मे वृद्धिः मे वृद्धिर्वृद्धिर्मे मे वृद्धिश्च च वृद्धिर्मे मे वृद्धिश्च वृद्धिश्च मे मे च मे सत्यगो सत्यं मे च मे सत्यम् सत्यं च सत्यगो सत्यं च मे मे च सत्यगो सत्यं च मे श्रद्धा श्रद्धा मे श्रद्धा मे श्रद्धा श्रद्धा मे श्रद्धा च मे श्रद्धा च श्रद्धा श्रद्धा च मे च श्रद्धा श्रद्धा च मे श्रद्धे तिश्रत धा मे च जगन् मे च मे जगत् मे जगज्जगन् मे जगच्च जगन् मे मे जगच्च जगच्च मे मे च जगच्च मे च मे च मे धनं धनं मे च मे धनं मे धनं धनं मे मे धनं च धनं मे मे धनं च धनं च धनं च मे मे च धनं धनं च मे मे वशो वशो मे च मे वशः मे वशो वशो मे वशश्च वशो मे मे वशश्च वशश्च मे मे च वशो वशश्च मे च मे च मे त्विषस्त्विषं मे च मे त्विषिः त्विषिर्मे त्विषिश्च मे त्विषिश्च त्विषश्च त्विषश्च मे मे चत्विषस्त्विषश्च मे मे च क्रीडा क्रीडा मे मे क्रीडा च क्रीडा मे मे क्रीडा च क्रीडा च मे मे च क्रीडा च मे मे च मे मोदो मोदो मे च मे मोदः मोदो मोदो मे मे मोदश्च मोदो मे मे मोदश्च मोदश्च मोदो मोदश्च मे मे च मोदो मोदश्च मे मे च मे जातं जातं मे च मे जातं मे मे जातं च च जातं मे मे जातं च जातं च मे मे च जातं च मे च मे जनिष्यमाणं जनिष्यमाणं मे च मे जनिष्यमाणं जनिष्यमाणं जनिष्यमाणं मे मे जनिष्यमाणं च जनिष्यमाणं मे मे जनिष्यमाणं च जनिष्यमाणं च जनिष्यमाणं च मे मे च जनिष्यमाणं जनिष्यमाणं च मे मे च मे सोक्तगो सोक्तं मे च मे सोक्तं मे सोक्तगो सोक्तं मे मे सोक्तं च सोक्तं च मे मे च सोक्तगो सोक्तं च मे सोक्तमिति सोक्तं मे मे सुकृतं मे मे सुकृतं च सुकृतं मे मे सुकृतं च सुकृतमिति सुकृतं मे वित्तं वित्तं मे मे वित्तं च वित्तं मे मे वित्तं च वित्तं च मे मे च वित्तं वित्तं च मे च मे वेद्यं वेद्यं मे च मे वेद्यं मे वेद्यं वेद्यं मे मे वेद्यं च वेद्यं मे मे वेद्यं च वेद्यं च वेद्यं मे मे च वेद्यं वेद्यं च मे मे च मे भूतं भूतं मे च मे भूतं मे भूतं भूतं मे मे भूतं च भूतं मे मे भूतं च भूतं मे मे च मे भविष्यत् भविष्यं मे च मे भविष्यत् भविष्यन् मे मे भविष्यच्च भविष्यन् मे मे भविष्यच्च भविष्यच्च भविष्यत् भविष्यच्च मे मे च भविष्यत् भविष्यच्च मे मे सुखगो सुखं मे च सुखं मे सुखगो सुखं मे मे सुखं च सुखं मे मे सुखं च सुखगो सुखं च मे मे सुखगो सुखं च मे सुखमिति सुखं मे मे सुपथगो सुपथं मे च सुपथं मे सुपथगो सुपथं मे मे सुपथं च सुपथं मे मे सुपथं च सुपथगो सुपथं च मे मे सुपथगो सुपथं च मे सुपथमिति सुपथम् अर्धमृद्धं मे मरुद्धं च जर्धं मे मरुद्धं च मे मे मे च मरुद्धिरुद्धिर् मे च मरुद्धिः मरुद्धिश्च दर्धिश्च मे मे चर्धिरुरुद्धिश्च मे क्लुप्तम् मे क्लुप्तम् क्लुप्तम् मे मे क्लुप्तम् च क्लुप्तम् मे मे क्लुप्तम् च क्लुप्तम् च मे मे च क्लुप्तम् क्लुप्तम् च मे मे च मे क्लुप्तिः क्लुप्तिर्मे च मे क्लुप्तिः क्लुप्तिश्च च क्लुप्तिः क्लुप्तिश्च मे मे च क्लुप्तिः क्लुप्तिश्च मे मे मतिर्मतिर्मे मे मतिश्च च मतिर्मे मे मतिश्च मे मे च मे सुमतिः सुमतिर्मे च मे सुमतिः सुमतिश्च च सुमतिः सुमतिश्च मे मे च सुमतिः सुमतिश्च मे च मे मे च मे शञ्च दशगो शञ्च मे मे दशगो शञ्च मे मे मयो मयो मे मे मयश्च च मयो मे मे मयश्च मे मे च मे प्रियं प्रियं मे च मे प्रियम् प्रियं प्रियं मे मे प्रियं प्रियं च मे मे च प्रियं प्रियं च मे मे च कामो नु कामो मे मे नु कामश्च चानु कामो मे मे नु कामश्च चानु कामो नु कामश्च मे मे चानु कामो नु कामश्च मे अनुकाम इत्यनु कामः मे च मे कामः कामो मे च मे कामः मे कामः कामो मे मे कामश्च च कामो मे मे कामश्च कामश्च मे मे च मे सौ मनसः सौ मनसो मे च मे सौ मनसः सौ मनसो मे मे सौ मनसश्च च सौ मनसः सौ मनसश्च मे मे च सौ मनसः सौ मनसश्च मे भद्रं भद्रं मे च मे भद्रं मे भद्रं भद्रं मे मे भद्रं च भद्रं मे मे भद्रं च भद्रं भद्रं च मे मे च भद्रं भद्रं च मे च मे मे च च मे श्रेय श्रेयो मे च च मे श्रेयः श्रेय श्रेयो मे मे श्रेयश्च श्रेयश्च मे मे च श्रेय श्रेयश्च मे मे च मे वस्यो वस्यो मे च मे वस्यः मे वस्यो वस्यो मे मे वस्यश्च च वस्यो मे मे वस्यश्च वस्यश्च वस्यश्च मे मे च मे श्रुयशो मे च मे यशः मे यशश्च यशो मे मे यशश्च यशश्च जयशो यशश्च मे मे च यशो यशश्च मे मे भगो भगो मे च मे भगः मे भगो भगो मे मे भगश्च च भगो मे मे भगश्च भगो भगश्च मे मे च भगो भगश्च मे च मे मे च मे द्रविणं द्रविणं मे च मे द्रविणं मे द्रविणं द्रविणं मे मे द्रविणं च द्रविणं च मे मे च द्रविणं द्रविणं च मे मे च मे यन्ता यन्ता मे च मे यन्ता मे यन्ता यन्ता मे मे यन्ता च यन्ता मे मे यन्ता च यन्ता यन्ता यन्ता च मे मे च यन्ता यन्ता च मे च मे मे च मे धत्ता धत्ता मे च मे धत्ता धत्ता मे मे धत्ता च धत्ता मे मे धत्ता च धत्ता च धत्ता धत्ता च मे मे च धत्ता धत्ता च मे मे च मे क्षेमः क्षेमो मे च मे क्षेमः मे क्षेमः क्षेमो मे मे क्षेमश्च च क्षेमो मे मे क्षेमश्च क्षेमः क्षेमश्च मे मे च क्षेमः क्षेमश्च मे च मे मे च मे धृतिर् धृतिर्मे च मे धृतिः धृतिश्च च धृतिर् धृतिश्च मे मे च धृतिर् धृतिश्च मे मे विश्वं विश्वं मे च मे विश्वं मे विश्वं विश्वं मे मे विश्वं च विश्वं मे मे विश्वं च विश्वं विश्वं च मे मे च विश्वं विश्वं च मे मे च मे महो महो मे च मे महः महो महो मे मे महश्च च महो मे मे महश्च महश्च च महो महश्च मे मे च महो महश्च मे मे च मे संवित् संवित् मे च मे संवित् मे संवित् संवित् मे मे संविच्य च संवित् मे मे संविच्य संविच्य च संवित् संविच्य मे मे च संवित् संविच्य मे संविदिति संवित् मे च मे ज्ञात्रम् ज्ञात्रम् मे च मे ज्ञात्रम् मे ज्ञात्रम् ज्ञात्रम् मे मे ज्ञात्रम् च ज्ञात्रम् मे मे ज्ञात्रम् च ज्ञात्रम् च ज्ञात्रम् ज्ञात्रञ्च मे मे च ज्ञात्रम् ज्ञात्रञ्च मे च मे मे च सोर्मे च मे सोर्मे मे सोश्च सोर्मे मे सोश्च सोश्च मे मे च सोश्च मे मे च मे प्रसोः प्रसोर्मे च मे प्रसो मे प्रसोः प्रसोर्मे मे प्रसोश्च च प्रसोर्मे मे प्रसोश्च प्रसोरिति प्रासोः मे सीरगो सीरम् मे मे सीरम् च सीरम् मे मे सीरम् च मे मे च मे लयो लयो मे च मे लयः लयो लयो मे मे लयश्च लयश्च मे मे च लयो लयश्च मे मे मृतम् मृतम् मे मरुतम् च चर्तम् मे मरुतम् च मे मे च मे मृतम् अमृतम् मे च मे मृतम् अमृतम् च चामृतम् अमृतम् च मे मे चामृतम् अमृतम् च मे मे यक्ष्मम यक्ष्मम् मे मे यक्ष्मम् च यक्ष्मम् मे मे यक्ष्मम् च यक्ष्मम् मे मे च मे नाम यदनामयन्मे च मे नाम यत् नाम यच्च च नाम यदनाम यच्च मे मे च नाम यदनाम यच्च मे जीवातुर्जीवातुर्मे च मे जीवातुः मे जीवातुर्जीवातुर्मे मे जीवातुश्च च जीवातुर्मे मे जीवातुश्च जीवातुश्च मे मे च मे दीर्घायुत्वम् दीर्घायुत्वम् मे च मे दीर्घायुत्वम् दीर्घायुत्वम् दीर्घायुत्वम् मे मे दीर्घायुत्वम् च दीर्घायुत्वम् मे मे दीर्घायुत्वम् च दीर्घायुत्वम् च दीर्घायुत्वम् दीर्घायुत्वम् च मे मे च दीर्घायुत्वम् दीर्घायुत्वम् च मे दीर्घायुत्वमिति दीर्घायु च मे मे च मेन मित्रमन मित्रम् मे च मेन मित्रम् मित्रमन मित्रम् मे मेन मित्रम् च मित्रम्मे मेन मित्रम् च मे मे चान मित्रमन मित्रम् च मे मे भयम् मे भयम् अभयम् मे मे भयम् च भयम् मे मे भयम् च भयम् अभयम् मे मे च मे सुखगो सुखम् मे च मे सुखम् सुखम् च सुखगो सुखम् च मे मे च सुखगो सुखम् च मे च मे मे च मे शयनगो शयनम् मे च मे शयनम् शयनम् च शयनगो शयनम् च मे मे च शयनगो शयनम् च मे मे सूषा सूषा मे मे सूषा च सूषा मे मे सूषा च मे सूषेति सुदिनगो सुदिनम् मे मे सुदिनम् च सुदिनम् मे मे सुदिनम् च सुदिनमिति सुदिनम् इति मे च मे मे च मे सुनृता सुनृता मे च मे सुनृता सुनृता च सुनृता सुनृता च मे मे च सुनृता सुनृता च मे मे पयः पयो मे मे पयश्च च पयो मे मे पयश्च मे मे च मे रसो रसो मे च मे रसः रसश्च च रसो रसश्च मे मे च रसो रसश्च मे घृतम् मे घृतम् घृतम् मे मे घृतम् च घृतम् मे मे घृतम् च घृतम् मे मे च मे मधु मधु मे च मे मधु मे मधु च मधु मे मधु च मधु च मे मे च मधु मधु च मे मे च मे सग् सग्धर्मे मे सग्धिश्च च सग्धर्मे मे सग्धिश्च सग्धिश्च मे मे च मे सपीति सपीतिर्मे च मे सपीतिः सपीतिर्मे मे सपीतिश्च सपीतिर्मे मे सपीतिश्च सपीतिश्च च सपीति सपीतिश्च मे मे च सपीति सपीतिश्च मे च मे मे च मे कृषि कृषिर्मे च मे कृषिः कृषिर्मे मे कृषिश्च कृषिश्च कृषिश्च मे मे च कृषिः कृषिश्च मे वृष्टिर्वृष्टिर्मे मे वृष्टिर्वृष्टिर्मे मे वृष्टिश्च वृष्टिर्मे मे वृष्टिश्च वृष्टिर्वृष्टिश्च मे मे च मे जैत्रं जैत्रं मे च मे जैत्रं जैत्रं मे मे जैत्रं जैत्रं च मे मे च जैत्रं जैत्रं च मे मे च मौद्भिद्यमोद्भिद्यं मे च मौद्भिद्यं मौद्भिद्यमौद्भिद्यं मे मौद्भिद्यं च चौद्भिद्यं मे मौद्भिद्यं च मौद्भिद्यं मे मेदोद्भिद्यमौद्भिद्यं च मे रयिरयं मे मे रयिश्च च रयिर्मे मे रयिश्च रयिश्च मे मे च मे राजो राजो मे च मे राजः राजो मे मे राजस्य राजश्च च राजो राजश्च मे मे च राजो राजश्च मे पुष्टं मे च मे पुष्टं पुष्टं मे मे पुष्टं च पुष्टं मे मे पुष्टं च पुष्टं मे मे च मे पुष्टिः पुष्टिर्मे च मे पुष्टिः पुष्टिश्च च पुष्टिः पुष्टिश्च मे मे च पुष्टिः पुष्टिश्च मे विभु मे च मे विभु विभु मे मे विभु च विभु मे मे विभु च विभु विभु च मे मे च विभु विभु च मे प्रभु प्रभु मे मे प्रभु च प्रभु मे मे प्रभु च प्रभु च प्रभु प्रभु च मे मे च प्रभु प्रभु च मे प्रभेते प्रभो मे मे च मे बहु बहु मे च मे बहु मे बहु बहु मे मे बहु च बहु मे मे बहु च बहु बहु च मे मे च बहु बहु च मे मे मे च मे भूयो भूयो मे च मे भूयः भूयो भूयो मे मे भूयश्च च भूयो मे मे भूयश्च भूयश्च च भूयो भूयश्च मे मे च भूयो भूयश्च मे मे च मे पूर्णं मे च मे पूर्णं मे पूर्णं पूर्णं मे मे पूर्णं च पूर्णं मे मे पूर्णं च पूर्णं मे मे च मे पूर्णतरं पूर्णतरं मे च मे पूर्णतरं पूर्णतरं मे पूर्णतरं च पूर्णतरं पूर्णतरं च मे मे च पूर्णतरं पूर्णतरं च मे पूर्णतरमिति पूर्णतरं च मे मे च मे क्षितिरक्षतिर् मे च मे क्षितिः अक्षितिश्च चाक्षितिरक्षितिश्च मे मे चाक्षितिरक्षितिश्च मे मे च कूयवाः कूयवा मे च मे कूयवा मे कूयवाः कूयवा मे मे कूयवाश्च कूयवाश्च मे मे च कूयवाः मे च मेऽन्नम् अन्नं च चान्नमन्नं च मे मे चान्नमन्नं च मे मे क्षुदक्षन् मे मे क्षुच्च चाक्षुन् मे मे क्षुच्च चाक्षुदक्षुच्च मे मे च मे ब्रीहजो ब्रीहजो मे च मे ब्रीहजः ब्रीहयो ब्रीहयो मे मे ब्रीहयश्च ब्रीहयो मे मे ब्रीहयश्च ब्रीहयश्च च ब्रीहयो ओ ब्रीहयश्च मे मे च ब्रीहयो ओ ब्रीहयश्च मे मे यजवा यजवा मे मे यजवाश्च यजवा मे मे यजवाश्च यजवाश्च मे मे च मे माषा माषा मे च मे माषाः मे माषा माषा मे मे माषाश्च माषा मे मे माषाश्च माषाश्च माषा माषाश्च मे मे च माषा माषाश्च मे मेतिलास्तिला मे मेतिलास्तिला मे मेतिलाश्च जतिला मे मेतिलाश्च मेतिलास्तिलाश्च मे मे च मे मुद्गा मुद्गा मे च मे मुद्गाः मुद्गा मुद्गा मे मे मुद्गाश्च मुद्गा मे मे मुद्गाश्च मुद्गाश्च मुद्गा मुद्गाश्च मे मे च मुद्गा मुद्गाश्च मे खल्वा मे च खल्वा मे खल्वा खल्वा मे मे खल्वाश्च च खल्वा मे मे खल्वाश्च खल्वाश्च मे मे च मे गोधूमा गोधूमा मे च मे गोधूमाः गोधूमा गोधूमा मे मे गोधूमाश्च गोधूमा गोधूमाश्च च गोधूमा गोधूमाश्च मे मे च गोधूमा गोधूमाश्च मे मसुरा मे मसुरा मसुरा मे मे मसुराश्च च मसुरा मे मे मसुराश्च मसुरा मे मे च मे प्रियङ्गवः प्रियङ्गवो मे च मे प्रियङ्गवः प्रियङ्गवश्च च प्रियङ्गवः प्रियङ्गवश्च मे मे च प्रियङ्गवः प्रियङ्गवश्च मे मेणवोणवो मे मेणवश्च चाणवो मे मेणवश्च चाणवोणवश्च मे च मे श्यामाका श्यामाका मे च मे श्यामाका श्यामाश्च तु श्यामाका श्यामाकाश्च मे मे तु श्यामाका श्यामाकाश्च मे मे निवारा निवारा मे मे निवाराश्च त निवारा मे मे निवाराश्च निवाराश्च मे मे च निवारा निवाराश्च मे च मे अस्मा च तास्मास्मा च मे मे चास्मास्मा च मे मे मृत्तिका मे च मे मृत्तिका मे मृत्तिका मे मे मृत्तिका च मृत्तिका मे मे मृत्तिका च मृत्तिका मे मे च मे गिरयो गिरयो मे च मे गिरयः गिरयश्च च गिरयो गिरयश्च मे मे च गिरयो गिरयश्च मे पर्वता मे च पर्वताः पर्वता मे मे पर्वताश्च च पर्वता मे मे पर्वताश्च पर्वताश्च मे मे च मे सिकता सिकता मे च मे सिकताः सिकता मे मे सिकताश्च सिकताश्च मे मे च सिकता सिकताश्च मे वनस्पतयो वनस्पतयो मे च मे वनस्पतयो मे मे वनस्पतयश्च च वनस्पतयो मे मे वनस्पतयश्च वनस्पतयश्च मे मे च मे हिरण्यगो हिरण्यं मे च मे हिरण्यम् हिरण्यं च च हिरण्यगो हिरण्यं च मे मे च हिरण्यगो हिरण्यं च मे मे च च मे यो यो मे च च मे यः मे यो यो मे मे यश्च च यो मे मे यश्च च यो यश्च मे मे च यो यश्च मे च मे मे च च मे सीसगो सीसं मे च च मे सीसं मे सीसं च च सीसगो सीसं च मे मे च सीसगो सीसं च मे मे च च मेत्रपुत्रपु मे च च मेत्रपु मेत्रपुत्रपु मे मेत्रपुश्च तत्रपु मे मेत्रपुश्च तत्रपुत्रपुश्च मे मे तत्रपुत्रपुश्च मे च मे मे च च मे श्यामग्नु श्यामं मे च च मे श्यामम् श्यामग्नु श्यामं मे मे श्यामं च श्यामं मे मे श्यामं च च श्यामग्नु श्यामं च मे मे श्यामग्नु श्यामं च मे मे लोहं लोहं मे च च मे लोहं मे लोहं लोहं मे मे लोहं च च लोहं मे मे लोहं च लोहं लोहं च मे मे च लोहं लोहं च मे च मे अग्निरग्निर्मे च च मे अग्निः अग्निरग्निर्मे मे अग्निश्चाग्निर्मे मे अग्निश्च अग्निश्चाग्निरग्निश्च मे मे चाग्निरग्निश्च मे मे च च आपो मे च च आपश्च चापो मे मापश्च आपश्च मे मे च च मे विरुधो विरुधो मे च च मे विरुधः विरुधो विरुधो मे मे विरुधश्च च विरुधो मे मे विरुधश्च विरुधश्च च विरुधो विरुधश्च मे मे च विरुधो विरुधश्च मे मे च च औषधयो मे च च औषधयः औषधय औषधयो मे म औषधयश्च च औषधयो मे म औषधयश्च औषधयश्च मे मे च च मे कृष्णवत्स्यं कृष्णवत्स्यं मे च च मे कृष्णवत्स्यं कृष्णवत्स्यं च च कृष्णवत्स्यं कृष्णवत्स्यं च मे मे च कृष्णवत्स्यं कृष्णवत्स्यं च मे कृष्णवत्स्यं मे मे च च मे कृष्णवत्स्यम कृष्णवत्स्यं मे च च मे कृष्णवत्स्यं कृष्णवत्स्यं मे मे कृष्णवत्स्यं च कृष्णवत्स्यं मे मे कृष्णवत्स्यं च चाकृष्टभत्स्यमकृष्टभत्स्यम् च मे मे चाकृष्टभत्स्यमकृष्टभत्स्यम् च मे च मे मे च मे ग्राम्या ग्राम्या मे च मे ग्राम्या ग्राम्याश्च च ग्राम्या ग्राम्याश्च मे मे च ग्राम्या ग्राम्याश्च मे मे पशवः पशवो मे मे पशव आरण्या आरण्याः पशवो मे मे पशव आरण्या आरण्या पशवः पशव आरण्याश्च आरण्याश्च यज्ञेन यज्ञेन चारण्या आरण्याश्च यज्ञेन यज्ञेन कल्पन्ताम् कल्पन्ताम् यज्ञेन यज्ञेन कल्पन्ताम् वित्तम् वित्तम् कल्पन्ताम् यज्ञेन यज्ञेन कल्पन्ताम् वित्तम् कल्पन्ताम् वित्तम् वित्तम् कल्पन्ताम् कल्पन्ताम् वित्तम् च वित्तम् कल्पन्ताम् कल्पन्ताम् वित्तम् च वित्तम् च वित्तम् वित्तम् च मे मे च वित्तम् वित्तम् च मे मे वित्तिर्मे मे वित्तिश्च च वित्तिर्मे मे वित्तिश्च वित्तिश्च मे मे च मे भूतम् भूतम् मे च मे भूतम् भूतम् च भूतम् भूतम् च मे मे च भूतम् भूतम् च मे मे भूतिः मे भूतर्भूतिर्मे मे भूतिश्च च भूतिर्मे मे भूतिश्च भूतिश्च मे मे च मे वसु वसु मे च मे वसु मे वसु वसु मे मे वसु च वसु च वसु वसु च मे मे च वसु वसु च मे मे वसतिर्वसतिर्मे मे वसतिश्च च वसतिर्मे मे वसतिश्च वसतिश्च मे मे च वसतिर्वसतिश्च मे मे च मे कर्म कर्म मे च मे कर्म कर्म च च कर्म कर्म च मे मे च कर्म कर्म च मे मे च शक्तिः शक्तिर्मे मे शक्तिश्च च शक्तिर्मे मे शक्तिश्च शक्तिश्च मे मे च मे चमेऽर्थोऽर्थो मे च चमेऽर्थः अर्थश्च चार्थोऽर्थश्च मे मे चार्थोऽर्थश्च मे म एम एमो मे म एमश्च चैमो मे म एमश्च चैम एमश्च मे मे चैम एमश्च मे मे च म इदिरिर्मे च च म इतिः इदिर्मे म इतिश्च चेदिरितिश्च मे मे चेतिरितिश्च मे मे च मेघदर्गधर्मे च च मे गतिः मेघदर्गधर्मे मे गतिश्च जगदर्गतिश्च मे मे च च मे अग्निश्च चाग्निरग्निश्च मे मे चाग्निरग्निश्च मे इन्द्र इन्द्रो मे इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च मे मे च च मे सोमः सोमो मे च च मे सोमः सोमश्च च सोमः सोमश्च मे मे च सोमः सोमश्च मे म इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च मे मे च च मे सविता सविता मे च च मे सविता सविता मे मे सविता च सविता च मे मे च सविता सविता च मे म इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च मे मे च च मे सरस्वती सरस्वती मे च च मे सरस्वती सरस्वती सरस्वती मे मे सरस्वती च सरस्वती मे मे सरस्वती च सरस्वती च सरस्वती च मे मे च सरस्वती सरस्वती च मे मे च म इन्द्र इन्द्रो मे च च म इन्द्रः म इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे च मे पूषा पूषा मे च मे पूषा पूषा पूषा मे मे पूषा च पूषा मे मे पूषा च पूषा च पूषा पूषा च मे मे च पूषा पूषा च मे मे मे जम इन्द्र इन्द्र मे जम इन्द्रः महेन्द्र इन्द्रो मे महेन्द्रश्च चेन्द्रो मे महेन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे बृहस्पतिर्बृहस्पतिर्मे च मे बृहस्पति बृहस्पतिश्च च बृहस्पतिर्बृहस्पतिश्च मे मे च बृहस्पतिर्बृहस्पतिश्च मे मे जम इन्द्र इन्द्र मे जम इन्द्रः महेन्द्र इन्द्रो मे महेन्द्रश्च चेन्द्रो मे महेन्द्रश्च इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मित्रो मित्रो मे च मे मित्रः मित्रो मे मे मित्रश्च च मित्रो मे मे मित्रश्च मित्रश्च च मित्रो मित्रश्च मे मे च मित्रो मित्रश्च मे मे जम इन्द्र इन्द्रो मे जम इन्द्रः महेन्द्र इन्द्र मे महेन्द्रश्च चेन्द्रो मे महेन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे च मे वरुणो वरुणो मे च मे वरुणः वरुणश्च च वरुणो वरुणश्च मे मे च वरुणो वरुणश्च मे मे च म इन्द्र इन्द्र मे च म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे च मे त्वष्टा त्वष्टा मे च मे त्वष्टा त्वष्टा त्वष्टा मे मे त्वष्टा च त्वष्टा मे मे त्वष्टा च त्वष्टा च त्वष्टा च मे मे च इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च च मे मे च मे धाता धाता मे च मे धाता धाता धाता मे मे धाता च धाता मे मे धाता च धाता च धाता च मे मे च धाता धाता च मे मे च म इन्द्र इन्द्रो मे च म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च च मे मे च मे विष्णुर्विष्णुर्मे च च मे विष्णुः विष्णुश्च च विष्णुर्विष्णुश्च मे मे च विष्णुर्विष्णुश्च मे म इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च मे मे च मेऽश्विनावश्विनौ मे च मेऽश्विनौ अश्विनौ च चाश्विनावश्विनौ च मे मे चाश्विनावश्विनौ च मे इन्द्र इन्द्रो मे इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च च मे मे च मे मरुतो मरुतो मे च मे मरुतः मरुतश्च च मरुतो मरुतश्च मे मे च मरुतो मरुतश्च मे इन्द्र मे इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च इन्द्रश्च मे मे च मे विश्वे विश्वे मे च मे विश्वे विश्वे विश्वे मे मे विश्वे च विश्वे मे मे विश्वे च विश्वे च विश्वे विश्वे च मे मे च विश्वे विश्वे च मे मे च मे देवा देवा मे च मे देवा मे देवा मे मे देवा इन्द्र इन्द्रो देवा मे मे देवा इन्द्रः देवा इन्द्र इन्द्रो देवा देवा इन्द्रश्च चेन्द्रो देवा देवा इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे पृथिवी पृथिवी मे च मे मे पृथिवी पृथिवी मे मे पृथिवी च च पृथिवी मे मे पृथिवी च पृथिवी च मे मे च म इन्द्र इन्द्रो मे च म इन्द्रः इन्द्रो मे म इन्द्रश्च चेन्द्रो मे म इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे च मेऽन्तरिक्षमन्तरिक्षं मे च मेऽन्तरिक्षं मे अन्तरिक्षमन्तरिक्षं मे मेऽन्तरिक्षं च चान्तरिक्षं मे च मे मे च म इन्द्र इन्द्रो मे च म इन्द्रः इन्द्रो मे म इन्द्र इन्द्रश्चेन्द्रो मे म इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे द्यौर्मे मेद्यौश्च चद्यौर्मे मेद्यौश्च चद्यौर्द्यौश्च मे मे चद्यौर्द्यौश्च मे मे मे च म इन्द्र इन्द्रो मे च म इन्द्रः इन्द्रो मे म इन्द्रश्चेन्द्र मे म इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे च मे दिशो दिशो मे च मे दिशः मे दिशो दिशो मे मे दिशश्च च दिशो मे मे दिशश्च दिशो मे मे च दिशो दिशश्च मे मे च म इन्द्रो मे च म इन्द्रः इन्द्रो मे म इन्द्रश्च चेन्द्र मे म इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे च मे मूर्धा मूर्धा मे च मे मूर्धा मे मूर्धा मूर्धा मे मे मूर्धा च मूर्धा च मे मे च मूर्धा मे च म इन्द्र इन्द्रो मे च म इन्द्रः इन्द्रो मे म इन्द्रश्चेन्द्रो मे म इन्द्रश्च इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे मे च प्रजापतिः प्रजापतिर्मे मे प्रजापतिश्च च प्रजापतिर्मे मे प्रजापतिश्च प्रजापतिश्च प्रजापतिः प्रजापतिश्च मे मे च प्रजापतिः प्रजापतिश्च मे प्रजापतिरिति प्रजापतिः मे च म इन्द्र इन्द्रो मे म इन्द्रश्च चेन्द्र मे म इन्द्रश्च चेन्द्र इन्द्रश्च मे मे चेन्द्र इन्द्रश्च मे च मे मे च च मे अदिति मे रघोषुश्च चागोषु रघोषुश्च मे मे चागोषु रघोषुश्च मे मे रश्मि रश्मिर्मे मे रश्मि रश्मिर्मे मे रश्मिश्च च रश्मिर्मे मे रश्मिश्च रश्मि रश्मिश्च मे मे च रश्मि रश्मिश्च मे च मे मे च च मे दाभ्यो दाभ्यो मे च च मे दाभ्यः दाभ्यो दाभ्यो मे मे दाभ्यश्च दाभ्यो मे मे दाभ्यश्च दाभ्यो दाभ्यश्च मे मे च दाभ्यो दाभ्यश्च मे मे च मेधिपतिरधिपतिर्मे मेधिपतिश्च चाधिपतिर्मे मेधिपतिश्च अधिपतिरित्यधिपतिः मे च उपागुंशुरुपागुंशुर्मे म उपागुंशश्च चोपागुंशुर्मे म उपागुंशश्च चोपागुंशुरुपागुंशश्च मे मे चोपागुंशुरुपागुंशश्च मे उपागुंशुरित्योपागुंशो मेन्तर्यामो मे मेन्तर्यामश्च चान्तर्यामो मे मेन्तर्यामश्च अन्तर्याम इत्यन्तः यामः ऐन्द्रवायव ऐ इन्द्रवायवो मे म ऐन्द्रवायवश्च चैन्द्रवायवो मे म ऐन्द्रवायवश्च इन्द्रवायवश्च चैन्द्रवायवश्च मे मे चैन्द्रवायव ऐ इन्द्रवायवश्च मे ऐन्द्रवायव इत्यै इन्द्र वायवः मे च मे मैत्रावरुणो मयित्रावरुणो मे च मे मैत्रावरुणः मे मैत्रावरुणो मयित्रावरुणो मे मे मैत्रावरुणश्च च मैत्रावरुणो मे मे मैत्रावरुणश्च मैत्रावरुणश्च च मैत्रावरुणो मयित्रावरुणश्च मे मे च मैत्रावरुणो मयित्रावरुणश्च मे मैत्रावरुण इति मैत्रावरुणः मे मे च म अश्विन अश्विनो मे च म अश्विनः अश्विन अश्विनो मे म अश्विनश्च चाश्विनो मे म अश्विनश्च अश्विनश्च चाश्विन अश्विनश्च मे मे चाश्विन अश्विनश्च मे च मे मे च च मे प्रतिप्रस्थानः प्रतिप्रस्थानो मे च च मे प्रतिप्रस्थानः प्रतिप्रस्थानः प्रतिप्रस्थानो मे मे प्रतिप्रस्थानश्च च प्रतिप्रस्थानो मे मे प्रतिप्रस्थानश्च प्रतिप्रस्थानश्च च प्रतिप्रस्थानः प्रतिप्रस्थानश्च मे मे च प्रतिप्रस्थानः प्रतिप्रस्थानश्च मे प्रस्थान इति प्रति प्रस्थानः च मे मे च च मे शुक्रः शुक्रो मे च च मे शुक्रः शुक्रो मे मे शुक्रश्च च शुक्रो मे मे शुक्रश्च शुक्रश्च च शुक्रः शुक्रश्च मे मे च शुक्रः शुक्रश्च मे मे च मे मे मन्थि च मन्थि मे मन्थि च मे मे च च आग्रेण आग्रेणो मे च च आग्रेणः आग्रेणश्च जाग्रेण आग्रेणश्च मे मे चाग्रेण आग्रेणश्च मे मे च मे वैश्वदेवो मे मे वैश्वदेवश्च च वैश्वदेवो मे मे वैश्वदेवश्च वैश्वदेवश्च च वैश्वदेवो वैश्वदेवश्च मे मे च वैश्वदेवो वैश्वदेवश्च मे वैश्वदेव इति वैश्वदेवः मे मे ध्रुवो मे च मे ध्रुवः मे ध्रुवो मे मे ध्रुवश्च च ध्रुवो मे मे ध्रुवश्च ध्रुवो ध्रुवश्च मे मे च ध्रुवो ध्रुवश्च मे मे मे च मे वैश्वानरो वैश्वानरो मे च मे वैश्वानरः वैश्वानरो वैश्वानरो मे मे वैश्वानरश्च च वैश्वानरो मे मे वैश्वानरश्च वैश्वानरश्च च वैश्वानरो वैश्वानरश्च मे मे च वैश्वानरो वैश्वानरश्च मे मरुदुग्रह अर्धग्रह मे मरुदुग्रहाश्च चर्तुग्रह मे मरुदुग्रहाश्च अर्धग्रह इत्यरुदुग्रहाः अधिग्राह्या मे मे दिग्राह्या आश्चदाधिग्राह्या मे मे दिग्राह्या अधिग्राह्या इत्यधिग्राह्याः ऐन्द्राग्नो मे म ऐन्द्राग्नश्च च ऐन्द्राग्नो मे म ऐन्द्राग्नश्च ऐन्द्राग्न इत्यैन्द्राग्नः मे वैश्वदेवो मे मे वैश्वदेवश्च च वैश्वदेवो मे मे वैश्वदेवश्च वैश्वदेव इति वैश्वदेवः मरुत्वदीया मे मे मरुत्वदीया आश्च च मरुत्वदीया मे मे मरुत्वदीया आश्च मरुत्वदीया मे माहेन्द्रो माहेन्द्रो मे च मे माहेन्द्रः माहेन्द्रो मे मे माहेन्द्रश्च च माहेन्द्रो माहेन्द्रश्च मे मे च माहेन्द्रो माहेन्द्रश्च मे इन्द्र इति माहा इन्द्रः मे च म आदित्य आदित्यो मे च म आदित्यः आदित्यश्च चादित्य आदित्यश्च मे मे चादित्य आदित्यश्च मे सावित्रो मे मे सावित्रश्च च सावित्रो मे मे सावित्रश्च सावित्रश्च मे च मे सारस्वतः सारस्वतो मे च मे सारस्वतः सारस्वतो मे मे सारस्वतश्च च सारस्वतः सारस्वतश्च मे मे च सारस्वतः सारस्वतश्च मे पौष्णो मे मे पौष्णश्च च पौष्णो मे मे पौष्णश्च पौष्णश्च मे मे च मे पात्नीवतः पात्नीवतो मे च मे पात्नीवतः पात्नीवतो मे मे पात्नीवतश्च च पात्नीवतः पात्नीवतश्च मे मे च पात्नीवतः पातः पात्नीवतश्च मे पात्नीवत इति पात्नीवत च मे मे च मे हारियो जनो हारियो जनो मे च मे हारियो जनः हारियो जनो हारियो जनो मे मे हारियो जनश्चित हारियो जनो मे मे हारियो जनश्च हारियो जनश्च च हारियो जनो हारियो जनश्च मे मे च हारियो जनो हारियो जनश्च मे हारियो जन इति हारि च मे मे च मे इध्वश्च चेद्म इध्वश्च मे मे चेद्म इध्वश्च मे मे बर्हिः मे बर्हिर् बर्हिर्मे मे बर्हिश्च च बर्हिर्मे मे बर्हिश्च बर्हिश्च मे मे च मे वेदर्वेदर् मे च मे वेदिः वेदिश्च च वेदर्वेदिश्च मे मे च वेदर्वेदिश्च मे धिष्णिया मे च मेधिष्णिया धिष्णिया मे मेधिष्णियाश्च च धिष्णिया मे मेधिष्णियाश्च धिष्णिया मे मे च मे सृच सृजो मे च मे सृजः सृजश्च च सृज सृजश्च मे मे च सृज सृजश्च मे मे च मसाश्च मसा मे च मसाश्च मसा मे मे च मसाश्च च मसा मे मे च मसाश्च मसाश्च मे मे च मे ग्रावाणो ग्रावाणो मे च मे ग्रावाणः ग्रावाणो ग्रावाणो मे ग्रावाणश्च च ग्रावाणो ग्रावाणश्च मे मे च ग्रावाणो ग्रावाणश्च मे मे च स्वरव स्वरवो मे च मे स्वरवः मे स्वरव स्वरवो मे मे स्वरव च स्वरवो मे मे स्वरवश्च स्वरवश्च मे मे च मे उपरवा उपरवा मे च मे उपरवाः उपरवाश्च चोपरवा उपरवाश्च मे मे चोपरवा उपरवाश्च मे च मे मे च मे धिषवणे अधिषवणे मे च मे धिषवणे अधिशवणे च अधिशवणे अधिशवणे च मे मे चाधिशवणे अधिशवणे च मे इत्यधिशवने च मे च मे द्रोणकलशो द्रोणकलशो मे च मे द्रोणकलशः द्रोणकलशो द्रोणकलशो मे मे द्रोणकलशश्च द्रोणकलशो मे मे द्रोणकलशश्च द्रोणकलशश्च मे मे च द्रोणकलशो द्रोणकलशश्च मे द्रोणकलश इति द्रोणकलशः च मे मे च मे वायव्यानि वायव्यानि मे च मे वायव्यानि वायव्यानि वायव्यानि मे मे वायव्यानि च वायव्यानि मे मे वायव्यानि च वायव्यानि च वायव्यानि च मे मे च मे बोधभृत् बोधभृन् मे मे बोधभृच्च च बोधभृन् मे मे बोधभृच्च बोधभृत् मे मे च बोधभृत् आधवनीय आधवनीयो मे माधवनीयश्च चाधवनीयो मे माधवनीयश्च आधवनीय इत्याधवनीयः मेधमाग्नि ईध्रमाग्नि ईध्रं मे माग्नि ईध्रं च चाग्नि ईध्रं मे माग्नि ईध्रं च अग्नि ईध्रं च चाग्नि ईध्रमाग्नि ईध्रं च मे मे चाग्नि ईध्रमाग्नि ईध्रं च मे आग्नि ईध्रमित्याग्नि ईध्रं मे हवर्धानगो हवर्धानं मे मे हवर्धानं च च हवर्धानं मे मे हवर्धानं च हवर्धानमिति हवे धानम् मे गृहा गृहा मे मे गृहाश्च च गृहा मे मे गृहाश्च गृहाश्च मे मे च मे सदस्सदो मे च मे सदः सदश्च च सदस्सदश्च मे मे च सदस्सदश्च मे पुरोडाशा पुरोडाशा मे पुरोडाशा आः पुरोडाशा मे मे पुरोडाशा आश्चित पुरोडाशा मे मे पुरोडाशा आश्च पुरोडाशा मे मे च मे पचताः पचता मे च मे पचताः पचता मे मे पचताश्च पचताश्च मे मे च पचताः पचताश्च मे मे च मेव भृथो वभृथो मे मे वभृथश्च च वभृथो मे मे वभृथश्च अवभृथ इत्यवाभृथः मे स्वगाकार स्वगाकारो मे मे स्वगाकारश्च च स्वगाकारो मे मे स्वगाकारश्च स्वगाकार इति स्वगाकारः इति मे निश्चिताग्निरग्निश्च मे मे च च मे घर्मो घर्मो मे च च मे घर्मः घर्मश्च च घर्मो घर्मश्च मे मे च घर्मो घर्मश्च मे मे मेर्को ओर्को मे मेर्कश्च चार्को मे मेर्कश्च च च मे सूर्य सूर्यो मे च मे सूर्यः सूर्य सूर्य मे सूर्यश्च च सूर्य मे मे सूर्यश्च सूर्यश्च च सूर्य सूर्यश्च मे मे च सूर्यश्च मे प्राणो मे मे प्राणश्च च प्राणो मे मे प्राणश्च प्राणश्च मे मे च प्राणश्च मे प्राण इति प्राणः मेश्वमेधो अश्वमेधो मे मेश्वमेधश्च दाश्वमेधो मे मेश्वमेधश्च अश्वमेध इत्यश्वमेधः मे पृथिवी पृथिवी मे मे पृथिवी च पृथिवी मे मे पृथिवी च पृथिवी मे मे च मे दिरधि धर्मे च मेदितिः अदिदिश्च चादिदिरदिश्च मे मे चादिदिरदिश्च मे मेदिदर्भ्यधर्मे मेदिदिश्च चदिधर्मे मेदिदिश्च च मे मे च च मे द्यौर्द्यौर्मे च च मे द्यौश्च दद्यौर्द्यौश्च मे मे दद्यौर्द्यौश्च मे मे शक्परीर्मे मे शक्परीरङ्गुलयोङ्गुलयः शक्परीर्मे मे शक्परीरङ्गुलयः अङ्गुलयो दिशो दिशोऽङ्गुलयोङ्गुलयो दिशश्च दिशोऽङ्गुलयोङ्गुलयो दिशश्च मे मे च च मे यज्ञेन यज्ञेन मे च च मे यज्ञेन यज्ञेन कल्पन्ताम् कल्पन्ताम् यज्ञेन यज्ञेन कल्पन्ता मृगर्कल्पन्ताम् यज्ञेन यज्ञेन कल्पन्ता मृग कल्पन्ताम् चर्ग्रक्ष मे मे चर्ग्रक्ष मे साम साम मे साम साम मे साम च च साम मे मे साम च साम च मे च साम साम च मे मे च च मे स्तोम स्तोमो मे च च मे स्तोमः स्तोम स्तोमो मे मे स्तोमश्च स्तोमश्च मे मे च स्तोम स्तोमश्च मे मे यजुर्यजुर्मे मे यजुश्च च यजुर्मे मे यजुश्च यजुर्यजुश्च मे मे च च मे दीक्षा दीक्षा मे च च मे दीक्षा दीक्षा मे मे दीक्षा च दीक्षा मे मे दीक्षा च दीक्षा च दीक्षा च मे मे च दीक्षा दीक्षा च मे तपस्तपो मे तपश्च तपश्च मे मे तपस्तपश्च च मे मे च च मरुतुर्ऋतुर्मे च च मरुतुः ऋतुश्च चर्तुर् ऋतुश्च मे मे चर्तुर् ऋतुश्च मे मे व्रतम् व्रतम् मे मे व्रतम् च व्रतम् मे मे व्रतम् च च मे मे च च मे होरात्रयोर्होरात्रयोर्मे च च मे होरात्रयोर्मे मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे बृहद्रथन्तरे वृष्ट्या होरात्रयोर्होरात्रयोर्वृष्ट्या बृहद्रथन्तरे वृष्ट्या बृहद्रथन्तरे बृहद्रथन्तरे वृष्ट्या वृष्ट्या बृहद्रथन्तरे च बृहद्रथन्तरे वृष्ट्या वृष्ट्या बृहद्रथन्तरे च बृहद्रथन्तरे इति बृहत् रथन्तरे मे यज्ञेन यज्ञेन मे मे यज्ञेन कल्पेताम् कल्पेताम् यज्ञेन मे मे यज्ञेन कल्पेताम् कल्पेताम् यज्ञेन यज्ञेन कल्पेताम् कल्पेतामिति कल्पेताम् मे मे च च मे वत्सा वत्सा मे च च मे वत्साः वत्साश्च च वत्सा वत्साश्च मे मे च वत्सा वत्साश्च मे मेत्रियविस्त्रियवर्मे मेत्रियविश्च चत्रियवर्मे मेत्रियविश्च त्र्यविरिदित्र्यविः मे त्र्यवी त्र्यवि मे मे त्र्यवी च त्र्यवि मे मे त्र्यवि च त्र्यवि च त्रि अवि मेदित्यवाण् मे मेदित्यवाच्य चदित्यवाण् मे मेदित्यवाच्य मेदित्यवाडिति दित्यवाट् मेदित्यौहि मे मेदित्यौहि च चदित्यौहि मे मेदित्यौहि च मे मे च च मे पञ्चाभिः पञ्चाभिर्मे च च मे पञ्चाभिः पञ्चाभिश्च च पञ्चाभिः पञ्चाभिश्च मे मे च पञ्चाभिः पञ्चाभिश्च मे पञ्चाभिः मे मे च च मे पञ्चावि पञ्चावि मे च च मे पञ्चावि पञ्चावि च च पञ्चावि पञ्चावि च मे मे च पञ्चावि पञ्चावि च मे पञ्च मे मे च च मे त्रिवत्सस्त्रिवत्सो मे च च मे त्रिवत्सः त्रिवत्सश्च च त्रिवत्सस्त्रिवत्सश्च मे मे च त्रिवत्सस्त्रिवत्सश्च मे त्रिवत्सः मे मे च च मे त्रिवत्सात्रिवत्सा मे च च मे त्रिवत्सा त्रिवत्सा च त्रिवत्सात्रिवत्सा च मे मे च त्रिवत्सात्रिवत्सा च मे मे मे च च मे तुर्यवाट् तुर्यवाण् मे च च मे तुर्यवाट् तुर्यवाण् मे मे तुर्यवाट् तुर्यवाण् मे मे तुर्यवाट् च तुर्यवाट् च तुर्यवाट् तुर्यवाच्य मे मे च च मे तुर्यौहि तुर्यौहि मे च च मे तुर्यौहि तुर्यौहि च चतुर्यौहि तुर्यौहि च मे मे चतुर्यौहि तुर्यौहि च मे पष्ठवान् मे च मे पष्ठवान् पष्ठवान् मे मे पष्ठवाच्च च पष्ठवान् मे मे पष्ठवाच्च पष्ठवान् पष्ठवादिति पष्ठवाद् मे पष्ठौ हि पष्ठौ हि मे मे पष्ठौ हि च तपष्ठौ हि मे मे पष्ठौ हि च मे मे च तम उक्षोक्षा मे च तम उक्षा च चोक्षोक्षा च मे मे चोक्षोक्षा च मे मे वशा वशा मे मे वशा च वशा मे मे वशा च मे मे च तम ऋषभ ऋषभो मे च तम ऋषभः ऋषभश्च च ऋषभ ऋषभश्च मे मे च ऋषभ ऋषभश्च मे मे वेहद्वेहं मे मे वेहच्च च वेहं मे मे वेहच्च मे मे च तमे नड्वान् नड्वान् मे च तमे नड्वान् नड्वान् च नड्वान् नड्वान् च मे मे च नड्वान् नड्वान् च मे मे धेनुर्धेनुर्मे मे धेनुश्च च धेनुर्मे मे धेनुश्च धेनुश्च मे मे च च महायुरायुर्मे च च महायुः आयुर्यज्ञेन यज्ञेनायुर्यज्ञेन कल्पतां कल्पतां यज्ञेनायुरायुर्यज्ञेन कल्पतां कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतां प्राणः प्राणः कल्पतां यज्ञेन यज्ञेन कल्पतां प्राणः कल्पतां प्राणः प्राणः कल्पतां कल्पतां प्राणो यज्ञेन यज्ञेन प्राणः कल्पतां कल्पतां प्राणो यज्ञेन यज्ञेन यज्ञेन प्राणः प्राणो यज्ञेन कल्पतां कल्पतां यज्ञेन प्राणः प्राणो यज्ञेन कल्पतां प्राण इति प्राणः कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतामपानो अपानः कल्पतां यज्ञेन यज्ञेन कल्पतामपानः कल्पतामपानो अपानः कल्पतां कल्पतामपानो यज्ञेन यज्ञेनापानः कल्पतां कल्पतामपानो यज्ञेन पानो यज्ञेन यज्ञेनापानो अपानो यज्ञेन कल्पतां कल्पतां यज्ञेनापानो अपानो यज्ञेन कल्पतां अपान इत्यपानः कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतां यानो व्यानः कल्पतां यज्ञेन यज्ञेन कल्पतां यानः कल्पतां यानो व्यानः कल्पतां कल्पतां यानो यज्ञेन यज्ञेन व्यानः कल्पतां कल्पतां यानो यज्ञेन यानो यज्ञेन यज्ञेन व्यानो व्यानो यज्ञेन कल्पतां कल्पतां यज्ञेन व्यानो व्यानो यज्ञेन कल्पतां यान इति वीनः कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतां चक्षुश्चक्षुः कल्पतां यज्ञेन यज्ञेन कल्पतां चक्षुः कल्पतां चक्षुश्चक्षुः कल्पतां कल्पतां चक्षुर्यज्ञेन यज्ञेन चक्षुः कल्पतां कल्पतां चक्षुर्यज्ञेन चक्षुर्यज्ञेन यज्ञेन चक्षुश्चक्षुर्यज्ञेन कल्पतां कल्पतां यज्ञेन चक्षुश्चक्षुर्यज्ञेन कल्पतां यज्ञेन कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पता गुश्रोत्रगुश्रोत्रं कल्पतां यज्ञेन यज्ञेन कल्पता गुश्रोत्रं गुश्रोत्रगुश्रोत्रं कल्पतां कल्पता गुश्रोत्रं यज्ञेन यज्ञेन श्रोत्रं कल्पतां कल्पता गुश्रोत्रं यज्ञेन श्रोत्रं यज्ञेन यज्ञेन श्रोत्रगुश्रोत्रं यज्ञेन कल्पतां कल्पतां यज्ञेन श्रोत्रगुश्रोत्रं यज्ञेन कल्पतां यज्ञेन कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतां मनो मनः कल्पतां यज्ञेन यज्ञेन कल्पतां मनः कल्पतां मनो मनः कल्पतां कल्पतां मनो यज्ञेन यज्ञेन मनः कल्पतां कल्पतां मनो यज्ञेन मनो यज्ञेन यज्ञेन मनो मनो यज्ञेन कल्पतां कल्पतां यज्ञेन मनो मनो यज्ञेन कल्पतां यज्ञेन कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतां वाग्वाक् कल्पतां यज्ञेन यज्ञेन कल्पतां वाग्वाक् कल्पतां कल्पतां वाग् यज्ञेन यज्ञेन वाक् कल्पतां कल्पतां वाग् यज्ञेन वाग् यज्ञेन यज्ञेन वाग्वाग् यज्ञेन कल्पतां कल्पतां यज्ञेन वाग्माग् यज्ञेन कल्पतां कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतामात्मात्मा कल्पतां यज्ञेन यज्ञेन कल्पतामात्मा कल्पतामात्मात्मा कल्पतां कल्पतामात्मा यज्ञेन यज्ञेनात्मा कल्पतां कल्पतामात्मा यज्ञेन आत्मा यज्ञेन यज्ञेनात्मात्मा यज्ञेन कल्पतां कल्पतां यज्ञेनात्मात्मा यज्ञेन कल्पतां यज्ञेन कल्पतां कल्पतां यज्ञेन यज्ञेन कल्पतां कल्पदाय यज्ञो यज्ञः कल्पदाय यज्ञेन यज्ञेन कल्पदाय यज्ञः यज्ञो यज्ञेन यज्ञेन यज्ञो यज्ञो यज्ञेन कल्पदाम् कल्पदाय यज्ञेन यज्ञो यज्ञो यज्ञेन कल्पदाम् कल्पदामिति कल्पदाम् चैकैका च मे तिस्रस्तिस्रो मे च मे तिस्रः तिस्रश्च च तिस्रस्तिस्रश्च मे च तिस्रस्तिस्रश्च मे पञ्च पञ्च मे पञ्च च पञ्च मे पञ्च च पञ्च च मे च पञ्च मे सप्त सप्त मे च मे सप्त सप्त मे सप्त च सप्त मे सप्त च सप्त च सप्त सप्त च मे च सप्त सप्त च मे च नव नव मे नव च नव मे नव च नव नव च च मे च चम एकादश एकादश मे च चम एकादश एकादश एकादश मे एकादश एकादश च मे चैकादश एकादश च मे त्रयोदश त्रयोदश मे त्रयोदश त्रयोदश मे त्रयोदश च त्रयोदश मे त्रयोदश च त्रयोदश च त्रयोदश त्रयोदश च त्रयोदश त्रयः दश मे पञ्चदश पञ्चदश मे पञ्चदश च पञ्चदश मे पञ्चदश च पञ्चदश च मे पञ्चदशेति पञ्चदश मे सप्तदश सप्तदश मे सप्तदश च सप्तदश मे सप्तदश च सप्तदश च मे सप्तदश सप्तदश च मे सप्तदशेति सप्तदश मे नवदश नवदश मे नवदश नवदश मे नवदश च मे नवदश च नवदश च नवदश च मे नवदशेति नवदश मे एकविंशतिरेकविंशतिर्मे च एकविंशतिश्च चैकविंशतिर्मे म एकविंशतिश्च एकविंशतिश्चैकविंशतिरेकविंशतिश्च मे त्रयोविंशतिस्त्रयोविंशतिर्मे च मे त्रयोविंशतिश्च त्रयोविंशतिर्मे मे त्रयोविंशतिश्च त्रयोविंशतिस्त्रयोविंशतिश्च मे त्रयोविंशतिस्त्रयोविंशतिश्च मे विंशतिः मे पञ्चविंशतिः पञ्चविंशतिर्मे मे पञ्चविंशतिश्च पञ्चविंशतिर्मे मे पञ्चविंशतिश्च पञ्चविंशतिश्च पञ्चविंशतिः पञ्चविंशतिश्च मे जजमे सप्तविंशतिः सप्तविंशतिः सप्तविंशतिर्मे मे सप्तविंशतिश्च सप्तविंशतिर्मे मे सप्तविंशतिश्च सप्तविंशतिश्च सप्तविंशतिः सप्तविंशतिश्च मे सप्तविंशतिश्च सप्तविंशतिश्च मे नवविंशतिर्नवविंशतिर्मे च मे नवविंशतिश्च नवविंशतिर्मे मे नवविंशतिश्च एकत्रिगुंशदेकत्रिगुंशन्मे म एकत्रिगुंशच्च चैकत्रिगुंशन्मे म एकत्रिगुंशच्च एकत्रिगुंशच्च चैकत्रिगुंशदेकत्रिगुंशच्च मे चैकत्रिगुंशदेकत्रिगुंशच्च मे एकत्रिगुंशदित्येका त्रिगुंशत मे त्रयस्त्रिगुंशत्रयस्त्रिगुंशन्मे मे त्रयस्त्रिगुंशच्च त्रयस्त्रिगुंशन्मे मे त्रयस्त्रिगुंशच्च त्रयस्त्रिगुंशच्च त्रयस्त्रिगुंशत्रयस्त्रिगुंशच्च मे त्रयस्त्रिगुंशदित्रयः त्रिगुंशतो मे चतस्रश्च तस्रो मे चतस्रश्च दचतस्रो मे चतस्रश्च मेष्टावष्टौ मे चतमेष्टौ मेष्टौ च चाष्टौ मे मेष्टौ चाष्टावष्टौ च मे मे चाष्टावष्टौ च मे द्वादश मे च द्वादश द्वादश मे मे द्वादश च चद्वादश मे द्वादश च षोडश मे च मे षोडश षोडश मे मे षोडश षोडश च मे मे च षोडश षोडश च मे मे तद् मे विगुंशतिर्मे मे विगुंशतिश्च च विगुंशतिर् मे मे विगुंशतिश्च मे मे च मे चतुर्विगुंशतिश्चतुर्विगुंशतिर्मे च मे चतुर्विगुंशतिः चतुर्विगुंशतिश्च चतुर्विगुंशतिश्च चतुर्विगुंशतिश्च मे मे च चतुर्विगुंशतिश्च दुर्विगुंशतिश्च मे विगुंशतिरिति चतुः विगुंशतिः च मे मे तमेष्टा विगुंशतिरष्टा विगुंशतिर्मे तमेष्टा विगुंशतिः विगुंशतिरष्टा विगुंशतिर्मे मेष्टा विगुंशतिश्च चाष्टा विगुंशतिर्मे मेष्टा विगुंशतिश्च अष्टा विगुंशतिश्चाष्टा विगुंशतिरष्टा विगुंशतिश्च मे मे चाष्टा विगुंशतिरष्टा विगुंशतिश्च मे द्वात्रिगुंशत्वात्रिगुंशन्मे मे मे द्वात्रिगुंशच्च मे मे षट्त्रिगुंशत् षट्त्रिगुंशन्मे मे षट्त्रिगुंशच्च दशत्रिगुंशन्मे मे षट्त्रिगुंशच्च षट्त्रिगुंशदिषट् त्रिगुंशत् मे चत्वारिगुंशच्चत्वारिगुंशन्मे मे चत्वारिगुंशच्च चत्वारिगुंशन्मे मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्चतुश्चत्वारिगुंशन्मे च मे चतुश्चत्वारिगुंशत् चतुश्चत्वारिगुंशच्च मे मे चतुश्चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशदिष्टाचत्वारिगुंशदष्टाचत्वारिगुंशन्मे चतुश्चत्वारिगुंशदष्टाचत्वारिगुंशन्मेष्टाचत्वारिगुंशच्च अष्टाचत्वारिगुंशच्च चाष्टाचत्वारिगुंशदष्टाचत्वारिगुंशच्च मे मे चाष्टाचत्वारिगुंशदष्टाचत्वारिगुंशच्च मे चतुश्चत्वारिगुंशदिष्टाचत्वारिगुंशत् च मे मे तदमे वाजो वाजो मे च मे वाजः वाजो वाजो मे मे वाजश्च वाजो मे मे वाजश्च वाजश्च च वाजो वाजश्च प्रसवः प्रसवश्च वाजो वाजश्च प्रसवः प्रसवश्च च प्रसवः प्रसवश्चाभिजो अभिजश्च प्रसवः प्रसवश्चाभिजः इति प्रसवः चाभिजो अभिजश्च चाभिजश्च चाभिजश्च चाभिजश्च अभिज इत्यापि जः चक्रतुश्च क्रतुश्च चक्रतुः क्रतुश्च सुवः सुवश्चक्रतुः क्रतुश्च सुवः सुवश्च च सुवश्च च सुवश्च च सुवश्च सुमश्च च सुमस्सुमश्च मूर्धा मूर्धा च सुमस्सुमश्च मूर्धा मूर्धा च मूर्धा च मूर्धा च मूर्धा च व्यश्नियो व्यश्नियश्च मूर्धा मूर्धा च व्यश्नियः व्यश्नियश्च व्यश्नियो व्यश्नियश्चान्त्यायन आन्त्यायनश्च व्यश्नियो व्यश्नियश्चान्त्यायनः चान्त्यायन आन्त्यायनश्च चान्त्यायनश्च चान्त्यायनश्च चान्त्यायनश्च चान्त्यो अन्त्यश्च चान्त्यश्च चान्त्यश्च चान्त्यश्च चान्त्यो अन्त्यश्च भुवनो भुवनश्चान्त्यो अन्त्यश्च भुवनश्च भुवनो भुवनश्च च भुवनश्च च भुवनश्च च भुवनश्च भुवनश्च च भुवनो भुवनश्च भुवनो भुवनश्च भुवनः च भुवनो भुवनश्च च भुवनश्च च भुवनश्च भुवनश्चाधिपतिरधिपतिश्च भुवनो भुवनश्चाधिपतिः चाधिपतिरधिपतिश्चाधिपतिश्चाधिपतिश्चाधिपतिरधिपतिश्च अधिपतिरित्यधिपतिः वाजो नो नो वाजो वाजो नः सप्त सप्त नो वाजो वाजो नः सप्त सप्त प्रतिशः प्रतिशः सप्त नो नः सप्त प्रतिशः सप्त प्रतिशः प्रतिशः सप्त सप्त प्रतिशश्च दस्रश्च दस्रः प्रतिशः सप्त सप्त प्रतिशश्च दस्रः प्रदिश इति प्रादेशाः श्रोवा परावतः परावतो वा परावतः वाजो नो नो वाजो वाजो नो विश्वैर्विश्वैर्नो वाजो वाजो नो विश्वैर्देवैर्विश्वैर्धनसातौ धनसातौ देवैर्विश्वैर्विश्वैर्देवैर्धनसातौ धनसाताविहेह धनसातौ धनसाता विहावत्पवत्विह धनसातौ धनसाता विहावतु इहावत्पवद्विहेहावतु विश्वे अद्याद्य विश्वे विश्वे अद्य मरुतो मरुतो अद्य विश्वे विश्वे अद्य मरुतः मरुतो मरुतो अद्याद्य मरुतो विश्वे विश्वे मरुतो अद्याद्य मरुतो विश्वे मरुतो विश्वे विश्वे मरुतो मरुतो विश्व ऊत्योति विश्वे मरुतो मरुतो विश्व ऊति ज्योति विश्वे विश्व ऊति विश्वे विश्व ऊति विश्वे विश्व ऊति विश्वे ऊति विश्वे विश्व ऊत्योति विश्वे भवन्तु भवन्तु विश्व ऊत्योति विश्वे भवन्तु भवन्तु भवन्तु विश्वे विश्वे भवन्तग्नयो अग्नयो भवन्तु विश्वे विश्वे भवन्तग्नयः भवन्तग्नयो अग्नयो भवन्तु भवन्तग्नयः समिद्धा समिद्धा अग्नयो भवन्तु भवन्तग्नयः समिद्धाः समिद्धा समिद्धा अग्नयो अग्नेः समिद्धा समिद्धा इति संविद्धाः विश्वे नो नो विश्वे विश्वे नो देवा देवा नो विश्वे विश्वे नो देवा नो देवा देवा नो नो देवा अवसा अवसा देवा नो नो देवा अवसा अवसा अवसा देवा देवा अवसा अवसा देवा देवा अवसा अवसा वसा वसा गमन्तु गमन्त्वा वसा वसा गमन्तु गमन्तु विश्वं विश्वं गमन्त्वा गमन्तु विश्वं गमन्तु विश्वं विश्वं गमन्तु गमन्तु विश्वमस्त्वस्तु विश्वं गमन्तु गमन्तु विश्वमस्तु विश्वमस्तु द्रविणं द्रविणमस्तु द्रविणं वाजो वाजो द्रविणमस्त्वस्तु द्रविणं वाजः वाजो वाजो द्रविणं द्रविणं वाजो अस्मे अस्मे वाजो द्रविणं द्रविणं वाजो अस्मे वाजो अस्मे अस्मे वाजो वाजो अस्मे इत्यस्मे वाजस्य प्रथमं प्रथमं वाजस्य वाजस्य प्रथमं देवा देवाः प्रथमं वाजस्य वाजस्य प्रथमं देवा देवा देवाः प्रथमं प्रथमं देवा रथैरथैर्देवाः प्रथमं प्रथमं देवा रथैः प्रसवमिति प्रसवम् रथैरथैर्देवा देवा रथैर्यातया रथैर्देवा देवा रथैर्यात रथैर्यातया रथैरथैर्य जाता हिरण्यजैर्जातरथैरथैर्जाता हिरण्यजैर्जातरथैरथैर्जाता हिरण्यजैरिन्द्र इन्द्रो अग्निरग्निरिन्द्रो बृहस्पतिर्बृहस्पतिरिन्द्रो अग्निरग्निरिन्द्रो बृहस्पतिः इन्द्रो बृहस्पतिर्बृहस्पतिरिन्द्र इन्द्रो बृहस्पतिर्मरुतो मरुतो बृहस्पतिरिन्द्र इन्द्रो बृहस्पतिर्मरुतः बृहस्पतिर्मरुतो मरुतो बृहस्पतिर्बृहस्पतिर्मरुतः सोमपीतये सोमपीतये मरुतो बृहस्पतिर्बृहस्पतिर्मरुतः सोमपीतये मरुतः सोमपीतये सोमपीतये मरुतो मरुतः सोमपीतये पीतय इति सोमपीतये वाजे वाजे वतावत वाजे वाजे वाजे वाजे वत वाजिनो वाजिनो वत वाजे वाजे वाजे वाजे वत वाजिनः वाजे वाज इति वाजे वाजे अवत वाजिनो वाजिनो वतावत वाजिनो नो नो वाजिनो वतावत वाजिनो नः वाजिनो वाजिनो वाजिनो नो धनेषु धनेषु नो वाजिनो वाजिनो नो धनेषु नो धनेषु धनेषु नो नो धनेषु विप्रा विप्राधनेषु नो नो धनेषु विप्रा मादयध्वं पिबत मध्वो मध्वः पिबत मादयध्वम् मादयध्वम् मादयध्वम् पिबत पिबत मादयध्वम् तृप्तास्तृप्ता मादयध्वम् पिबत पिबत मादयध्वम् तृप्ता मादयध्वम् तृप्तास्तृप्ता मादयध्वम् मादयध्वम् तृप्ता यात यात तृप्ता मादयध्वम् मादयध्वम् तृप्ता यात यात यात तृप्तास्तृप्ता यात पथिभिर्पथिभिर्यात तृप्तास्तृप्ता यात पथिभिः यात पथिभिः पथिभिर्यात यात पथिभिर्देवजानयेर्देवजा पथभिर्जात जात पथभिर्देवजानैर्देवजानैर्पथिभिर्देवजानैः पुरस्तात् पुरस्ताद्वाजो वाजः पुरस्तादुतोत पुरस्ताद्वाजो वाजः पुरस्तादुता पुरस्तादुतोत पुरस्तात् पुरस्तादुतमध्यतो मध्यत उत पुरस्तात् पुरस्तादुतमध्यतः मध्यतो मध्यत उतोत मध्यतो नो नो मध्यत उतोत मध्यतो नः नो नो मध्यतो मध्यतो नो वाजो वाजो नो मध्यतो मध्यतो नो वाजः नो वाजो वाजो नो नो वाजो देवान् देवान् नो वाजो देवान् देवान् वाजो वाजो देवागु देवागो ऋतुभिर्ऋतुभिर् देवान् देवागो ऋतुभिः कल्पयाति कल्पया ऋतुभिर्देवान् देवागो ऋतुभिः कल्पयाति कल्पयाति कल्पयाति ऋतुभिरित्युर्दुभिः कल्पयाति वाजस्य हि वाजस्य वाजस्य हि प्रसवः प्रसवो हि वाजस्य वाजस्य हि प्रसवः प्रसवो हि प्रसवो नन्नमीति नन्नमीति प्रसवो हि प्रसवो नन्नमीति प्रसवो नन्नमीति नन्नमीति प्रसवः प्रसवो नन्नमीति विश्वा विश्वा नन्नमीति प्रसवः प्रसवो नन्नमीति विश्वा इति प्रसवः नन्नमीति विश्वा विश्वा नन्नमीति नन्नमीति विश्वा आशा आशा विश्वा नन्नमीति नन्नमीति विश्वा आशा आशा आशा विश्वा विश्वा आशा वाजपतिर्वाजपतिराशा विश्वा विश्वा आशा वाजपतिः आशा वाजपतिर्वाजपतिराशा आशा वाजपतिर्भवेयं भवेयं वाजपतिराशा आशा वाजपतिर्भवेयं वाजपतिर्भवेयं भवेयं वाजपतिर्वाजपतिर्भवेयं वाजपतिरिति वाजापतिः भवेयमिति भवेयं पयः पृथिव्यां पृथिव्यां पयः पयः पृथिव्यां पयः पयः पृथिव्यां पयः पयः पृथिव्यां पयः पयः पयः पृथिव्यां पृथिव्यां पय ओषधीष्वोषधीष पयः पृथिव्यां वय ओषधीषु वय ओषधेष्वषधेषु भजः पय ओषधेषु भजः पय ओषधेषु भजः पय ओषधेषु भयः ओषधेषु पयः पय ओषधीष्वषधेषु पयो दिवि दिवि पय ओषधीष्वषधेषु पयो दिवि पयो दिवि दिवि भयः पयो दिव्यन्तरिक्षे अन्तरिक्षे दिवि भयः पयो दिव्यन्तरिक्षे दिव्यन्तरिक्षे अन्तरिक्षे दिवि दिव्यन्तरिक्षे पयः पयो अन्तरिक्षे दिवि दिव्यन्तरिक्षे पयः अन्तरिक्षे पयः पयो अन्तरिक्षे अन्तरिक्षे पयोधान् धाम् पयो अन्तरिक्षे अन्तरिक्षे पयोधान् धाम् पयः पयोधा रामेते धाम् प्रतिशः प्रतिशः पयस्वदेः पयस्वदेः प्रतिशः सन्तु सन्तु प्रतिशः पयस्वदेः पयस्वदेः प्रतिशः सन्तु प्रतिशः सन्तु सन्तु प्रतिशः प्रतिशः सन्तु मह्यम् मह्यगो सन्तु प्रतिशः प्रतिशः सन्तु मह्यम् दिश इति प्रादिशः सन्तु मह्यम् मह्यगो सन्तु सन्तु मह्यम् सम्मा मासको सम्मा सृजामि सृजामि मासको सम्मा सृजामि सृजामि सृजामि मा सृजामि पयसा पयसा सृजामि मा सृजामि पयसा पयसा पयसा सृजामि सृजामि पयसा हृदेन हृदेन पयसा सृजामि सृजामि पयसा हृदेन हृदेन पयसा सको संहृतेन पयसा हृदेन सम्मा मा संहृतेन हृदेन सम्मा मासको सम्मा सृजामि सृजामि मासको सम्मा सृजामि मा सृजामि सृजामि मा मा सृजाम्यपो अपसृजामि मा मा सृजाम्यपः सृजाम्यपो अपसृजामि सृजाम्यप ओषधीभिरोषधीभिरपसृजामि सृजाम्यप ओषधीभिः अप ओषधीभिरोषधीभिरपो अप ओषधीभिः ओषधीभिरित्योषधीभिः सोऽहमहगो स सोऽहं वाजं वाजमहगो स सोऽहं वाजम् वाजगोसनेयगोसनेयं वाजं वाजगोसनेयमग्ने अग्ने सनेयं वाजं वाजगोसनेयमग्ने अग्न इत्यग्ने सा समनसा समनसा नक्तोषा सा नक्तोषा सा समनसा विरूपे विरूपे समनसा नक्तोषा सा नक्तोषा सा समनसा विरूपे समनसा विरूपे विरूपे समनसा समनसा विरूपे धापजेते धापजेते विरूपे समनसा समनसा विरूपे धापजेते विरूपे धापजेते धापजेते विरूपे विरूपे धापजेते शिशुकोशिशं धापजेते विरूपे विरूपे धापजेते शिशुं धापजेते शिशुकोशिशं धापजेते धापजेते शिशुमेकमेककोशिशं धापजेते धापजेते शिशुमेकम् शिशुमेकमेककौ शिशुको शिशुमेकौ समीची समीची एककौ शिशुको शिशुमेकौ समीची समीची इति समीची क्षामा रुक्मो रुक्मः क्षाम क्षामा रुक्मो अन्तरन्ता रुक्मः क्षाम क्षामा रुक्मो अन्तः अन्तरन्ता रुक्मो रुक्मो अन्तर्विव्यन्ता रुक्मो रुक्मो अन्तर्वि अन्तर्विव्यन्तरन्तर्विभाति भादिव्यन्तरन्तर्विभाति भाति देवा देवा भाति भाति देवा अग्निमग्निं देवा भाति भाति देवा अग्निम् देवा अग्निमग्निं देवा देवा अग्निं धारयन् धारयन् अग्निं देवा देवा अग्निं धारयन् अग्निं धारयन् धारयन् अग्निमग्निं धारयन् द्रविणोदा द्रविणोदा धारयन् अग्निमग्निं धारयन् द्रविणोदा द्रविणोदा द्रविणोदा धारयन् धारयन् द्रविणोदा द्रविणोदा इति द्रविणः दाः समुद्रस्य जिनभस्वानार्द्रदानुरार्द्रदानुर्नभस्वानस्य जिनभस्वानार्द्रदानुः स्वानार्द्रदानुरार्द्रदानुर्नभस्वान्नभस्वानार्द्रदानु शम्भो शम्भोरार्द्रदानुर्नभस्वान्नभस्वानार्द्रदानु शम्भो आर्द्रदानु शम्भो शम्भोरार्द्रदानुरार्द्रदानु शम्भोर्मयोभोर्मयोभो शम्भोरार्द्रदानु आर्द्रदानुरार्द्रदानुशम्भोर्मयो भूर्द्रदानुरित्यार्द्रदानुः शम्भोर्मयो भूर्मयो भो शम्भो शम्भोर्मयो भूरभ्यभिमयो भो शम्भो शम्भोर्मयो भूरभि शम्भोरिति शम्भो मयो भूरभ्यभिमयो भोर्मयो भूरभिमामाभिमयो भोर्मयो भूरभिमा भूरिति मयः अभिमामाभ्यभिमा वाहि वाहि माभ्यभिमा वाहि वाहि स्वाहा स्वाहा वाहि वाहि स्वाहा मारुतो मारुत स्वाहा वाहि वाहि स्वाहा मारुतः मारुतो मारुत स्वाहा स्वाहा मारुतो स्थिति मारुत स्वाहा स्वाहा मारुतोऽसि मारुतोऽस्यति मारुतो मारुतोऽसि मरुताम् मरुतामसि मारुतो मारुतोऽसि मरुताम् गणो गणो मरुताम् मरुताम् गणः शम्भो शम्भोर्गणो मरुताम् मरुताम् गणः शम्भो शम्भो शम्भोर्गणो गणः शम्भोर्मयो भोर्मयो भो शम्भोर्गणो गणः शम्भोर्मयो भो शम्भोर्मयो भोर्मयो भो शम्भो शम्भोर्मयो भोरभ्यभिमयो भो शम्भो शम्भोर्मयो भोरभि मयो भोरभ्यभिमयो भोर्मयो भोरभिमामाभिमयो भोर्मयो भोरभिमा अभिमामाभ्यभिमा वाहि वाहि माभ्यभिमा वाहि वाहि स्वाहा स्वाहा वाहि वाहि स्वाहा वस्युरवस्य स्वाहा वाहि वाहि स्वाहा वस्युः अवस्युरस्य वस्युरवस्युरसिधुवस्वान्दुवस्वानस्य वस्युरवस्युरसिधुवस्वान् दुवस्वान् शम्भोर्दुवस्वान् दुवस्वान् शम्भोर्मयो भोर्मयो भो शम्भोर्दुवस्वान् दुवस्वान् शम्भोर्मयो भो भोर्मयो भोर्मयो भो शम्भो शम्भोर्मयो भोरभ्यभिमयो भो शम्भो शम्भोर्मयो भोरभि शम्भोरिति शम्भोरभ्यभिमयो भोर्मयो भोरभिमामाभिमयो भोर्मयो भोरभिमा मयो भोरिति मया भोभ्यभिमा वाहि वाहि माभ्यभिमा वाहि मा वाहि वाहि मामा वाहि स्वाहा स्वाहा वाहि मामा वाहि स्वाहा स्वाहा स्वाहा वाहि वाहि स्वाहा स्वाहेति स्वाहा युनज्मिशवसायुनज्मिशवसायुनज्मिशवसा घृतेन घृतेन शवसा युनज्मि युनज्मि शवसा घृतेन घृतेन घृतेन शवसा शवसा घृतेन दिव्यम् दिव्यम् घृतेन शवसा शवसा घृतेन दिव्यम् घृतेन दिव्यम् दिव्यम् घृतेन घृतेन दिव्यगोसु पर्णगोसु पर्णम् दिव्यम् घृतेन घृतेन दिव्यगोसु पर्णम् दिव्यगोसु पर्णगोसु पर्णम् दिव्यम् दिव्यगोसु पर्णम् वयसा वयसा तु पर्णम् दिव्यम् दिव्यगोसु पर्णम् वयसा पर्णम् वयसा वयसा तु पर्णगोसु पर्णम् वयसा बृहन्तम् बृहन्तम् वयसा तु पर्णगोसु पर्णम् वयसा बृहन्तम् वयसा बृहन्तम् बृहन्तम् वयसा वयसा बृहन्तम् तेन वयम् वयम् तेन तेन वयम् पतेम पतेम वयम् तेन तेन वयम् पतेम पतेम पतेम वयम् वयम् पतेम वृद्धस्य वृद्धस्य पतेम वयम् वयम् पतेम वृद्धस्य पतेम वृद्धस्य वृद्धस्य पतेम पतेम वृद्धस्य विष्टपम् विष्टपम् वृद्धस्य पतेम पतेम वृद्धस्य विष्टपम् वृद्धस्य विष्टपम् विष्टपम् वृद्धस्य वृद्धस्य विष्टपगोसु वस्तुवर्विष्टपम् वृद्धस्य वृद्धस्य विष्टपगोसुवः विष्टपगोसु वस्तुवर्विष्टपम् विष्टपगोसु वोरुहाणारुहाणा सुवर्विष्टपम् विष्टपगोसु वोरुहाणाः अधिरुहाणारुहाणा अधिनाके नाके अधिरुहाणारुहाणा अधिनाके अध्यधिनाक उत्तम उत्तमे नाके नाक उत्तमे नाक इमौ ते त इमा विमौ ते पक्षौ पक्षौ त इमा विमौ ते पक्षौ पक्षौ ते पक्षा वजरा वजरौ पक्षौ ते पक्षावजरौ पक्षावजरा वजरौ पक्षौ पक्षावजरौ पतत्रिणः पतत्रिणो अजरौ पक्षौ पक्षावजरौ पतत्रिणः पतत्रिणः पतत्रिणो अजरा वजरौ पतत्रिणो याभ्यां याभ्याम् पतत्रिणो अजरा वजरौ पतत्रिणो याभ्या पतत्रिणो याभ्यां याभ्याम् पतत्रिणः पतत्रिणो याभ्या गोरक्षा गोधि रक्षा गोधि याभ्याम् पतत्रिणः पतत्रिणो याभ्या गोरक्षा गोसे याभ्या गोरक्षा गोधि रक्षा गोधि याभ्यां याभ्या गोरक्षा गस्य भागस्य भागोधि रक्षा गोधि याभ्यां याभ्या गोरक्षा गस्य भागोधि रक्षागस्य भागस्य भागोसे रक्षागोसे रक्षागस्य भागस्य अग्ने अग्ने अभागोसे रक्षागोसे रक्षागस्य भागस्य अग्ने भागस्य अग्ने अग्ने अभागस्य भागस्य अग्ने अभागोसे त्यपाहागोसे नहित्यग्ने अभ्याम् पदेम पदेमताभ्याम् ताभ्याम् पदेम सुकृतागो सुकृताम् पदेमताभ्याम् ताभ्याम् पदेम सुकृताम् सुकृतामु सुकृताम् पदेम पदेम सुकृतामु सुकृतामु लोकम् लोकमु सुकृतागो सुकृतामु लोकम् सुकृतामिति सुकृता लोकम् लोकमुपलोकै यत्र यत्र लोकमुपलोकै यत्र यत्र लोकम् लोकै यत्र ऋषयो यत्र लोकम् लोकै यत्र ऋषयः यत्र ऋषय ऋषयो यत्र यत्र ऋषयः प्रथमजाः प्रथमजा ऋषयो यत्र यत्र ऋषयः प्रथमजा प्रथमजा ऋषय ऋषयः प्रथमजा ये प्रथमजा ऋषयः प्रथमजा ये प्रथमजा ये प्रथमजाः प्रथमजा ये पुराणाः पुराणा ये प्रथमजाः ये पुराणाः पुराणा ये ये पुराणाः इति पुराणा चिदस्य चिच्चिदसि समुद्रयोनिः समुद्रयोनिरसि चिच्चिदसि समुद्रयोनिः समुद्रयो निरिन्दुरिन्दुः समुद्रयो निरस्य समुद्रयो निरिन्दुरिन्दुः समुद्रयो निरिन्दुः समुद्रयो निरिन्दुः समुद्रयो निरिन्दुरिन्दुः समुद्रयो निरिन्दुर्दक्षोदक्ष इन्दुर्दक्षः श्येन हृदा वर्ता वा श्येन श्येन हृदा वा हिरण्यपक्षस्य गुणस्य गुणो हिरण्यपक्षो हिरण्यपक्षस्य गुणो भरण्यर्भरण्यस्य गुणो हिरण्यपक्षो हिरण्यपक्षस्य गुणो भरण्यः हिरण्यपक्ष इति गुणो भरण्यर्भरण्यस्य गुणस्य गुणो भरण्यर्महान् महान् भरण्यस्य गुणस्य गुणो भरण्यर्महान् सधस्थे सधस्थे महान् महान् सधस्थे ध्रुवो ध्रुवः सधस्थे महान् महान् सधस्थे ध्रुवः ध्रुवो ध्रुवः सधस्थे सधस्थे ध्रुव ध्रुवस्थे सधस्थे ध्रुव सधस्थ इति सधस्थे ध्रुवो ध्रुव आनिषत्तो निषत्त आध्रुवो ध्रुव आनिषत्तः आनिषत्तो निषत्त आनिषत्तः इति निसप्तः नमस्ते ते नमो नमस्ते अस्वस्तु ते नमो नमस्ते अस्तु अस्तु मामास्वस्तु मामास्त्वस्तु मामा माहिगोंसेर्विश्वस्य विश्वस्य हिगोंसेर्मा माहिगोंसेर्विश्वस्य विश्वस्य मूर्धन् मूर्धन् विश्वस्य विश्वस्य मूर्धन्नध्यधि मूर्धन् विश्वस्य विश्वस्य मूर्धन्नधि मूर्धन्नध्यधि मूर्धन् मूर्धन्नधि तिष्ठसि तिष्ठस्यधि मूर्धन् मूर्धन्नधि तिष्ठसि अधितिष्ठसि तिष्ठस्यध्यधि तिष्ठसि श्रितः श्रितस्तिष्ठस्यध्यधि तिष्ठसि श्रितः श्रितस्तिष्ठसि तिष्ठसि श्रितः श्रित इति श्रितः समुद्रे ते हृदय गो हृदयन्ते समुद्रे ते हृदयम् ते हृदय गो हृदयन्ते ते हृदयमन्तरन्तर हृदयन्ते ते हृदयमन्तः हृदयमन्तर हृदय गो हृदयमन्तरायुराजुरन्तर हृदय गो हृदयमन्तरायुः अन्तरायुरायुरन्तरन्तरायुर्द्या वा पृथिवी द्या वा पृथिवी आयुरन्तरन्तरायुर्द्या वा पृथिवी द्या वा पृथिवी द्या वा वा पृथिवी आयुरायुर्द्या वा पृथिवी भुवनेषु भुवनेषु द्या वा पृथिवी आयुरायुर्द्या वा पृथिवी भुवनेषु द्या वा पृथिवी भुवनेषु भुवनेषु द्या वा पृथिवी द्या वा पृथिवी भुवनेष्वर्पिते अर्पिते भुवनेषु द्या वा पृथिवी द्या वा पृथिवी भुवनेष्वर्पिते भुवनेष्वर्पिते अर्पिते भुवनेषु भुवनेष्वर्पिते उद्नो दत्त दत्तोद्न उद्नो दत्तो दधिमु दधिं दत्तोद्न उद्नो दत्तो दधिम् उदधिं भिन्त भिन्तो दधिमु दधिं भिन्त दिवो दिवो भिन्तो दधिमु दधिं भिन्त दिवः भिन्त दिवो दिवो भिन्त भिन्त दिवः पर्जन्यात् पर्जन्यात् दिवो भिन्त भिन्त दिवः पर्जन्यात् पर्जन्यात् पर्जन्यात् दिवो दिवः पर्जन्यादन्तरिक्षादन्तरिक्षात् पर्जन्यात् दिवो दिवः पर्जन्यादन्तरिक्षात् पर्जन्यादन्तरिक्षादन्तरिक्षात् पर्जन्यात् पर्जन्यादन्तरिक्षात् पृथिव्याः पृथिव्या अन्तरिक्षात् पर्जन्यात् पर्जन्यादन्तरिक्षात् पृथिव्याः पृथिव्या अन्तरिक्षादन्तरिक्षात् पृथिव्यास्ततस्ततः पृथिव्या अन्तरिक्षादन्तरिक्षात् पृथिव्यास्ततः पृथिव्यास्ततस्ततः पृथिव्या पृथिव्यास्ततो नोनस्ततः पृथिव्या पृथिव्यास्ततो नः नोनस्ततस्ततो नो वृष्ट्या वृष्ट्या नस्ततस्ततो नो वृष्ट्या नो वृष्ट्या वृष्ट्या नो नो वृष्ट्यावतावत वृष्ट्या नो नो वृष्ट्यावतावत वृष्ट्या वृष्ट्यावत मूर्धास्यति मूर्धा मूर्धासि पृथिव्याः पृथिव्या असि मूर्धा मूर्धासि पृथिव्याः पृथिव्यानाभिर्नाभिः पृथिव्यानाभिः पृथिव्यानाभिर्नाभिः पृथिव्याः ओषधीनामित्योषधीनाम् विश्वायुशर्म शर्म विश्वायुर्विश्वायुशर्म सप्रथा सप्रथा शर्म विश्वायुर्विश्वायुशर्म सप्रथा विश्वायुरिति विश्वायुः सप्रथा सप्रथा शर्म शर्म सप्रथा नमो नमः सप्रथा शर्म शर्म सप्रथा नमः सप्रथा नमो नमः सप्रथा सप्रथा नमस्पथे पथे नमः सप्रथा सप्रथा नमस्पथे इति सप्रथा नमस्पथे पथे नमो नमस्पथे इति पथे येन ऋषज ऋषजो येन येन ऋषजस्तपसा तपस ऋषजो येन येन ऋषजस्तपसा तपसा सत्रगो सत्रं तपसा तपसा सत्रमा सता सत सत्रं तपसा तपसा सत्रमा सता सत्रगो सत्रमासतेन्धाना इन्धाना आसता सतेन्धाना अग्निमग्निमिन्धाना आसता सतेन्धाना अग्निम् अग्निगोसुवस्वरग्निमिन्धाना इन्धाना अग्निगोसुवः इत्याभरन्तः अहन्निन्यहमहन्निदधेदधेन्यहमहन्निदधेनाके अग्निमग्निन्नाके दधे दधेनाके अग्निम् अग्निमेतमेतमग्निमग्निमेतमग्निमेतमेतमग्निमेतमेतमग्निमेतमेतमग्निमेतमेतमेतमाहुराहुर्यमेतमेतयमाहुः मनवो मनव आहुर्यमाहुर्मनवः मनवस्तेर्न बर्हिषग्स्तेर्न बर्हिषं मनवो मनवस्तेर्न बर्हिषम् स्तेर्न पत्नीभिः पत्नीभिस्तन्दं पत्नीभिरन्मनुपत्नीभिस्तन्दं पत्नीभिरनो पत्नीभिरन्मनुपत्नीभिः पत्नीभिरनु गच्छेम गच्छेमानुपत्नीभिः पत्नीभिरनु गच्छेम अनुगच्छेम गच्छेमान्मनु गच्छेम देवा देवा गच्छेमान्मनु गच्छेम देवाः देवा देवा गच्छेम गच्छेम देवाः पुत्रैः पुत्रैर्देवा गच्छेम गच्छेम देवाः पुत्रैः देवाः पुत्रैः पुत्रैर्देवा देवाः पुत्रैर्भ्रातृभिर्भ्रातृभिः पुत्रैर्देवा देवाः पुत्रैर्भ्रातृभिः पुत्रैर्भ्रातृभिर्भ्रातृभिः पुत्रैः पुत्रैर्भ्रातृभिरुतोदभ्रातृभिः पुत्रैः पुत्रैर्भ्रातृभिरुता भ्रातृभिरुतोदभ्रातृभिर्भ्रातृभिरुतवा भूतभ्रातृभिर्भ्रातृभिरुतवा भ्रातृभिरुतवा भूतोतवा हिरण्यैर्हिरण्यैर्भूतोतवा हिरण्यैः हिरण्यैरिति हिरण्यैः गृह्णानास्तु कृतस्य लोके लोके सुकृतस्य गृह्णानास्तु कृतस्य लोके लोके तृतीये पृष्ठे अध्यधिपृष्ठे तृतीये पृष्ठे अधिरोजने रोजनेऽध्यधिरोजने दिवो दिवो रोजनेऽध्यधिरोजने दिवः दिवो दिवो रोजने रोजने दिवः एव एते देवः वाचो वाच आवाचो मध्यं वाचो मध्यं वाचो वाचो मध्यमरुहदुरुहन्मध्यं वाचो वाचो मध्यमरुहद अरुहद्भुरण्युरयमयं भुरण्युररुहद्भुरण्युरयम् अयमग्निरग्निरयमयमग्निः सत्पदिरग्निरयमयमग्निः सत्पदिश्चेकिदानश्चेकिदानः चेकिदान इति चेकिदानः पृथिव्यानिहितोदविद्युदन्निहितः अधस्पदं कृणुते जे पृथन्यवः दिव्यानि यातयात दिव्यानि धाम धाम दिव्यानि यातयात दिव्यानि धाम दिव्यानि धाम धाम दिव्यानि दिव्यानि धाम धामेति धाम प्रप्रसगुं सम्प्रच्यवध्वं च वध्वं प्रसगुं सम्प्रच्यवध्वं प्रच्यवध्वं च वध्वं प्रप्रच्यवध्वमन्मनुच्यवध्वं प्रप्रच्यवध्वमनो अनुसगुं समन्वनु सम्प्रप्रसमन्वनु सम्प्रयातयाद प्रयाताग्नेग्ने याद प्रयाताग्ने याताग्ने याद जाताग्ने पथः पथोग्नेयादयाताग्ने पथः अग्ने पथः पथोग्नेग्ने पथो देवजानान् देवजानान् पथोग्नेग्ने पथो देवजानानो देवजानान् देवजानान् पथः पथो देवजानान् कृणध्वं कृणध्वं देवजानान् पथः पथो देवजानान् कृणध्वं देवजानान् कृणध्वं देवजानान् कृणध्वं देवजानानिति देवाजानान् कृणध्वमिति कृणध्वम् सदस्थे सदस्थे अस्मिन्नस्मिन् सदस्थे अध्यधि सदस्थे अस्मिन्नस्मिन् सधस्थे अध्यधि सधस्थे सधस्थे अध्युत्तरस्मिन्नुत्तरस्मिन्नधि सधस्थे सधस्थे अध्युत्तरस्मिन् अध्युत्तरस्मिन्नुत्तरस्मिन्नध्यध्युत्तरस्मिनु विश्वे विश्व उत्तरस्मिन्नध्यध्युत्तरस्मिनु विश्वे विश्वे विश्व उत्तरस्मिन्नुत्तरस्मिन् विश्वे देवा देवा विश्व उत्तरस्मिन्नुत्तरस्मिन् विश्वे देवा उत्तरस्मिन्नित्युतोत्तरस्मिन्नो देवा देवा विश्वे विश्वे देवा यजमानो यजमानो देवा विश्वे विश्वे देवा यजमानः देवा यजमानो यजमानो देवा देवा यजमानश्च च यजमानो देवा देवा यजमानश्च यजमानश्च च यजमानो यजमानश्च सीदत सीदत च यजमानो यजमानश्च सीदत च सीदत सीदत च च सीदत सीदतेति सीदत येन सहस्रगो सहस्रं येन येन सहस्रं वहसि वहसि सहस्रं येन येन सहस्रं वहसि वहसि वहसि सहस्रगो वहसि येन येन वहसि वहसि येन अग्ने अग्ने येन वहसि वहसि येन अग्ने अग्ने अग्ने येन येन अग्ने सर्ववेदसमग्ने येन येन अग्ने सर्ववेदसम् अग्ने सर्ववेदसर्ववेदसमग्ने अग्ने सर्ववेदसम् वेदसमिति सर्ववेदसम् तेनेममिमं तेन तेनेमं यज्ञं यज्ञमिमं तेन तेनेमं यज्ञम् यज्ञन्नो नो यज्ञं यज्ञन्नो वहवः नो यज्ञं यज्ञन्नो वह वह देवजानो देवजानो वहवः देवजानो यो यो देवजानो वहवः देवजानो यः देवजानो यो यो देवजानो देवजानो य उत्तम उत्तमो यो देवजानो देवजानो य उत्तमः देवयान इति देवायानः उत्तमो यो य उत्तमः उत्तम इत्योतो तमः बुद्ध्यस्को दद्बुद्ध्यस्वाग्ने अग्ने बुद्ध्यस्वो दद्बुद्ध्यस्वाग्ने बुद्ध्यस्वाग्ने अग्ने बुद्ध्यस्व बुद्ध्यस्वाग्ने प्रति प्रत्यग्ने बुद्ध्यस्व बुद्ध्यस्वाग्ने प्रति प्रत्यग्ने अग्ने प्रतिजागृहि जागृहि प्रत्यग्ने अग्ने प्रतिजागृहि प्रतिजागृहि जागृहि प्रति प्रतिजागृह्येन मेनं जागृहि प्रति प्रतिजागृह्येन जागृह्येन मेनं जागृहि जागृह्येन विष्टाभूर्ते इष्टाभूर्ते एनं जागृहि जागृह्येनमिष्टाभूर्ते एनमिष्टाभूर्ते इष्टाभूर्ते एनमेनमिष्टाभूर्ते सगोदमिष्टाभूर्ते एनमेनमिष्टाभूर्ते संष्टाभूर्ते सगोदमिष्टाभूर्ते इष्टाभूर्ते सगोसृजेथागोसृजेथागोसमिष्टाभूर्ते इष्टाभूर्ते सगोसृजेथा इष्टाभूर्ते इति इष्टाभूर्ते सृजेथागुंसगुंसगुंसृजेथा मयमय गुंसृजेथागुंसगुंसृजेथा मयम् सृजेथामयमयगुंसृजेथागुंसृजेथामयञ्च चायगुंसृजेथागुंसृजेथामयञ्च चेति च कृण्वन् कृण्वन् पुनः पुनः कृण्वग्स्त्वात्वा कृण्वन् पुनः पुनः कृण्वग्स्त्वात्वा कृण्वन् कृण्वग्स्त्वा पितरम् पितरम् त्वा कृण्वन् कृण्वग्स्त्वा पितरम् पितरं युवानं पितरं पितरं युवानमन्वातागोसीदन्वातागोसीद्युवानं पितरं पितरं सर्वे सर्व इन्द्रावन्तो मरुतो मरुत इन्द्रावन्तः सर्वे सर्व इन्द्रावन्तो मरुत इन्द्रावन्तो मरुतो मरुत इन्द्रावन्त इन्द्रावन्तो मरुतो विष्णुर्विष्णुर्मरुत इन्द्रावन्त इन्द्रावन्तो मरुतो विष्णुः मरुतो विष्णुर्विष्णुर्मरुतो मरुतो विष्णुरग्निरग्निर्विष्णुर्मरुतो मरुतो विष्णुरग्निः विष्णुरग्निः आग्नेरित्यग्निः अन्तरिक्षमन्तरिक्षमन्तरिक्षमुरुर्वन्तरिक्षमन्तरिक्षमुरु गोपम् गोपमुर्वन्तरिक्षमन्तरिक्षमुरु गोपम् गोपमस्त्वस्तु गोपम् गोपमस्तु मह्यम् मह्यमस्तु गोपम् गोपमस्तु मह्यम् मह्यम् वातो वातो मह्यम् मह्यम् वातः पवताम् पवताम् वातो मह्यम् मह्यम् वातः पवताम् पवताम् वातो वातः पवताम् कामे कामे पवताम् वातो वातः पवताम् कामे पवताम् कामे कामे पवताम् पवताम् कामे अस्मिन्नस्मिन् कामे पवताम् पवताम् कामे अस्मिन् कामे अस्मिन्नस्मिन् कामे कामे अस्मिन् अस्मिन्नित्यस्मिन् देवा देवामयमयि देवाद्रविणम् द्रविणम् देवामयमयि देवाद्रविणम् देवाद्रविणम् द्रविणम् देवा देवाद्रविणमाद्रविणम् देवा देवाद्रविणमाद्रविणमाद्रविणम् द्रविणमायजन्तायजन्तामाद्रविणम् द्रविणमायजन्तायजन्तायजन्तामायजन्ताम् मयिमयजन्तामायजन्ताम् मयिजन्तामयमयजन्तायजन्ताम् मय्याशीराशीर्मयि मय्याशीरस्त्वस्त्वाशीर्मयि मय्याशीरस्तु आशीरित्याशीर्मयिमय्यस्त्वस्तु मयि देवहोदिर्देवहोदिर्मय्यस्त्वस्तु मयि देवहोदिः मयि देवहोदिर्देवहोदिर्मयि मयि देवहोदिः देवहोदिरिति देवाहोदिः दैव्याहोतारा होतारा दैव्या दैव्याहोतारा वनिषन्द श्यामस्यामरिष्टा अरिष्टा श्याम तनुवा तनुवा श्यामरिष्टा अरिष्टा श्याम तनुवा तनुवा सुवीरा सुवीरा तनुवा तनुवा सुवीरा मह्यं यजन्तु यजन्तु मह्यं मह्यं यजन्तु मम मम यजन्तु मह्यं मह्यं यजन्तु मम मम यजन्तु यजन्तु मम यानि मम यानि हव्या हव्या यानि मम मम यानि हव्यानि हव्या हव्या यानि यानि हव्या कोतिरा कोतिर हव्या यानि यानि हव्या कोतिः हव्या कोतिरा कोतिर हव्या हव्या कोतिः सत्या सत्या कोतिर हव्या हव्या कोतिः सत्या कोतिः सत्या सत्या कोतिरा कोतिः सत्या मनसो मनसः सत्या कोतिरा कोतिः सत्या मनसः कोतिरित्या कोतिः मनसो मे मे मनसो मनसो मे अस्त्वस्तु मे मनसो मनसो मे अस्तु मे अस्त्वस्तु मे मे अस्तु अस्त्वेत्यास्तु नो मामैन एनो मानिनि मैन एनो मानि मानिनि मामानि गा अङ्गानि मामानि गा अङ्गानि गा अङ्गतमत्कतमद्गानि अङ्गतमत्कतमद्गा अङ्गाङ्गतमच्चन जनकतमद्गा अङ्गाङ्गतमच्चन जनकतमत्कतमच्चनाहमहं जनकतमत्कतमच्चनाहं जनाह महं जनाहं विश्वे विश्वेऽहं चन जनाहं विश्वे अहं विश्वे विश्वेऽहमहं विश्वे देवासो देवासो विश्वेऽहमहं विश्वे देवासः विश्वे देवासो देवासो विश्वे विश्वे देवासो अध्यधि देवासो विश्वे विश्वे देवासो अधि देवासो अध्यधि देवासो देवासो अधिवोचत वोचताधि देवासो देवासो अधिवोचता अधिवोचत वोचताध्यधि वोचता मे मे वोचताध्यधि वोचता मे मे मे वोचत वोचता मे म इति मे षडुर्वीरुरुषडुर्वीर्देवी षडुर्वीरुरुषडुर्वीर्देवी षडुर्वीरुरुषडुर्वीरुरुणो न उरुषडुर्वीषडुर्वीरुरुणः षडुर्वीरिति षड् उरुणो न उरुणः कृणोत कृणोत न उरुरुणः कृणोत कृणोत विश्वे विश्वे कृणोत न कृणोत विश्वे कृणोत विश्वे विश्वे कृणोत कृणोत विश्वे देवासो देवासो विश्वे कृणोत कृणोत विश्वे देवासः विश्वे देवासो देवासो विश्वे विश्वे देवास इहेह देवासो विश्वे विश्वे देवास इह देवास इहेह देवासो देवास इह वीरयध्वं वीरयध्वमिह देवासो देवास इह वीरयध्वम् वीरयध्वं वीरयध्वम् इहेह वीरयध्वम् वीरयध्वमिति वीरयध्वम् आस्महि आस्महि मामास्महि प्रजया प्रजयास्महि मामास्महि प्रजया आस्महि प्रजया प्रजयाः आस्महि आस्महि प्रजया मा प्रजयाः आस्महि आस्महि प्रजया मा मा प्रजया प्रजया मातनोभिस्तनोभिर्मा प्रजया प्रजया मातनोभिः प्रजयेति प्राजया मातनोभिस्तनोभिर्मा मातनोभिर्मा मातनोभिर्मा मातनोभिर्मा तनोभिर्मा मातनोभिस्तनोभिर्मा रधाम रधाम मातनोभिस्तनोभिर्मा रधाम रधाम रधाम मा रधाम द्विषते द्विषते रधाम मा रधाम द्विषते रधाम द्विषते द्विषते रधाम रधाम द्विषते सोम सोम द्विषते रधाम रधाम द्विषते सोम सोम सोम द्विषते द्विषते सोम राजन् राजन् सोम द्विषते द्विषते सोम राजन् सोम राजन् राजन् सोम सोम राजन् अग्निम् मन्युम् मन्युम् अग्निरग्निम् मन्युम् व्रजनुदन् व्रजनुदन् मन्युम् अग्निरग्निर्मन्युम् व्रजनुदन् प्रतिनुदन् पुरस्तात् पुरस्तात् प्रतिनुदन् प्रतिनुदन् पुरस्तात् अदब्धो अदब्धः पुरस्तात् प्रतिनुदन् प्रतिनुदन् पुरस्तादब्धः प्रतिनुदन् पुरस्तादब्धो अदब्धः पुरस्तात् पुरस्तादब्धो गोपा गोपा अदब्धः पुरस्तात् पुरस्तादब्धो गोपा अदब्धो गोपा गोपा अदब्धो अदब्धो गोपाः परि परि गोपा अदब्धो अदब्धो गोपाः परि गोपाः परि परि गोपा गोपाः परिपाहि पाहि परि गोपा गोपाः परिपाहि गोपा परिपाहि पाहि परि परिपाहि नो नः पाहि परि परिपाहिनः पाहि नो नः पाहि पाहि नस्त्वन्त्वन्नः पाहि पाहि नस्त्वम् नस्त्वन्त्वन्नो नस्त्वमिति त्वम् प्रत्यञ्चो यन्तु यन्तु प्रत्यञ्च प्रत्यञ्च यन्तु निगुतो निगुतो यन्तु प्रत्यञ्च प्रत्यञ्चो यन्तु निगुतः निगुतो निगुतो यन्तु यन्तु निगुतः पुनः पुनर्निगुतो यन्तु यन्तु निगुतः पुनः निगुतः पुनः पुनर्निगुतो निगुतः पुनस्ते ते पुनर्निगुतो निगुतः पुनस्ते निगुत इति निगुतः पुनस्ते ते पुनः पुनस्ते मामा ते पुनः पुनस्ते मा ते मामा ते ते मैषा मेषा ममा ते ते मैषा अमैषा मेषा ममा मैषा चित्तम् चित्तमेषा ममामैषा चित्तम् एषाम् चित्तम् चित्तमेषा मेषाम् चित्तम् प्रबुधा प्रबुधा चित्तमेषा मेषाम् चित्तम् प्रबुधा चित्तम् प्रबुधा प्रबुधा चित्तम् चित्तम् प्रबुधावि प्रबुधा चित्तम् चित्तम् प्रबुधावि प्रबुधा प्रबुधा विनेशन्नेषद्विक् प्रबुधा प्रबुधा विनेशत् प्रबुधेति प्राबुधा विनेशन्नेषद्विविनेशत् नेषदिति नेषत् धातृणाम् धातृणाम् धाता धाता धातृणाम् भुवनस्य भुवनस्य धातृणाम् धाता धाता धातृणाम् भुवनस्य धातृणाम् भुवनस्य भुवनस्य धातृणाम् धातृणाम् भुवनस्य यो यो भुवनस्य धातृणाम् धातृणाम् भुवनस्य याः भुवनस्य यो यो भुवनस्य भुवनस्य यस्पतिष्पतिर्यो भुवनस्य भुवनस्य यस्पतिः यस्पतिष्पतिर्यो यस्पतिर्देवम् देवम् पतिर्यो यस्पतिर्देवम् देवम् देवम् पतिष्पतिर्देवकोऽसवितार गोसवितारम् देवम् पतिष्पतिर्देवगोसवितारम् देवगो सवितारगो सवितारम् देवम् देवगो सवितारमभिमादिशाहमभिमादिशाहगो सवितारम् देवम् देवगो सवितारमभिमादिशाहम् अभिमादिशाहमित्यभिमाति साहम् यज्ञमश्विनाश्विना यज्ञम् यज्ञमश्विनो भोभाश्विना यज्ञम् यज्ञमश्विनो भाश्विनो भोभाश्विनाश्विनो बृहस्पतिर्बृहस्पतिरुभा उभा बृहस्पतिर्देवा देवा बृहस्पतिरुभो भा बृहस्पतिर्देवा आदित्या उपरि स्पृशम् मोग्रमुग्रम् वा मोग्रम् चेत्तारम् चेत्तारमुग्रम् वा मोग्रम् चेत्तारम् उग्रम् चेत्तारम् चेत्तारमुग्रमुग्रम् चेत्तारमधिराजमधिराजम् चेत्तारमुग्रमुग्रम् चेत्तारमधिराजम् चेत्तारमधिराजमधिराजम् चेत्तारम् चेत्तारमधिराजमक्रन्नक्रन्नधिराजम् चेत्तारम् चेत्तारमधिराजमक्रन् अधिराजमक्रन्नक्रन्नधिराजमधिराजमक्रन् अक्रन्नित्यक्रन् इन्द्रममुतो अमुत इन्द्रमिन्द्रममुतो हवामहे हवामहे अमुत इन्द्रमिन्द्रममुतो हवामहे अमुतो हवामहे हवामहे अमुतो अमुतो हवामहे यो यो हवामहे अमुतो अमुतो हवामहे यः हवामहे यो यो हवामहे हवामहे यो गोजित् गोजिद्यो हवामहे हवामहे यो गोजित् गोजित् गोजिद्यो यो गोजित्थनजित्थनजित् गोजिद्यो यो गोजित्थनजित् गोजित्थनजित्थनजित् गोजित् गोजित्थनजिदश्वजिदश्वजिद्धनजित् गोजित् गोजित्थनजिदश्वजित् धनजिदश्वजिदश्वजिद्धनजित्थनजिदश्वजित् यो यो अश्वजिद्धनजिद्धनजिदश्वजित्यः अश्वजित्यो यो अश्वजिदश्वजिद्याः इत्याः नो यज्ञै यज्ञम् नो नो यज्ञम् विहवे विहवे यज्ञम् नो नो यज्ञम् विहवे विहवे विहवे यज्ञम् विहवे दुषस्व दुषस्व विहवे यज्ञम् यज्ञम् विहवे दुषस्व विहवे दुषस्व दुषस्व विहवे विहवे दुषस्वास्यास्य दुषस्व विहवे विहवे दुषस्वास्यास्य दुषस्व दुषस्वास्य कुर्मः कुर्म अस्य दुषस्व दुषस्वास्य कुर्मः कुर्मो हरिवो हरिवः कुर्मः कुर्मो हरिवो मे दिनम् मे दिनगो हरिवः कुर्मः कुर्मो हरिवो मे दिनम् हरिवो मे दिनम् मे दिनको हरिवो हरिवो मे दिनम् त्वा त्वा मे दिनको हरिवो हरिवो मे दिनम् त्वा हरिव इति हरिवः मेदिनम् त्वा त्वा मे दिनम् मे दिनम् त्वा मेति त्वा अग्नेर्मन्वे मन्वे अग्नेरग्नेर्मन्वे प्रथमस्य प्रथमस्य मन्वे अग्नेरग्नेर्मन्वे प्रथमस्य मन्वे प्रथमस्य प्रथमस्य मन्वे मन्वे प्रथमस्य प्रचेतसः प्रचेतसः प्रथमस्य मन्वे मन्वे प्रथमस्य प्रचेतसः प्रचेतसः प्रचेतसः प्रथमस्य प्रथमस्य प्रचेतसोयम् प्रचेतसः प्रथमस्य प्रथमस्य प्रचेतसोयम् प्रचेतसोयम् प्रचेतसः प्रचेतसोयम् पाञ्चजन्यम् पाञ्चजन्ययम् प्रचेतसः प्रचेतसोयम् पाञ्चजन्यम् प्रचेतस इति प्राचेतसः पाञ्चजन्यम् पाञ्चजन्ययम् पाञ्चजन्यम् बहवो बहवः पाञ्चजन्ययम् पाञ्चजन्यम् बहवः पाञ्चजन्यम् बहवो बहवः पाञ्चजन्यम् पाञ्चजन्यम् बहवः समिन्धते समिन्धते बहवः पाञ्चजन्यम् पाञ्चजन्यम् बहवः समिन्धते पाञ्चजन्यमिति पाञ्चजन्यम् समिन्धते समिन्धते बहवो बहवः समिन्धते समिन्धत इति सम् इन्धते विश्वस्याम् विषु विश्वस्याम् विश्वस्याम् विषप्रविविषवागुंसम् प्रविविषवागुंसम् विषु विश्वस्याम् विश्वस्याम् विषप्रविविषवागुंसम् विषिप्रविविशिवागुंसम् प्रविविशिवागुंसम् विषि विषिप्रविविशिवागुंसमीमह ईमहे प्रविविशिवागुंसम् विषि विषिप्रविविशिवागुंसमीमहे विषिवागुंसमीमह ईमहे प्रविविशिवागुंसम् प्रविविशिवागुंसमीमहे सस ईमहे प्रविविशिवागुंसम् प्रविविशिवागुंसमीमहे सः प्रविविशिवागुंसमिति प्राविविशिवागुंसम् ईमहे सस ईमह ईमहे सनो नस्स ईमह ईमहे सनः सनो नस्स सनो मुञ्चतु मुञ्चतु नस्स स नो मुञ्चतु नो मुञ्चतु मुञ्चतु नो न मुञ्चत्वगुंहसो अगुंहसो मुञ्चतु नो न मुञ्चत्वगुंहसः मुञ्चत्वगुंहसो अगुंहसो मुञ्चतु मुञ्चत्वगुंहसः यस्येदमिदं यस्य यस्येदं प्राणप्राणदिदं यस्य यस्येदं प्राणते प्राणप्राणदिदमिदं प्राणन्निमिषन्निमिषत्प्राणदिदमिदं प्राणन्निमिषते प्राणन्निमिषन्निमिषत्प्राणप्राणन्निमिषद्यन्निमिषत् प्राणप्राणन्निमिषद्यत् निमिषद्यन्निमिषन्निमिषद्यते जत्येजति यन्निमिषन्निमिषद्यते जति निमिषदिति यदे जत्येजति यद्यते यजति यस्य यस्यैजति यद्यदेजति यस्य यस्यैजत्येजति यस्य जातम् जातम् यस्यैजत्येजति यस्य जातम् यस्य जातम् जातम् यस्यैस्य जातम् जनमानम् जनमानम् जातम् यस्यैस्य जातम् जनमानम् जातम् जनमानम् जनमानम् जातम् जातम् जनमानम् जातम् जातम् जनमानम् च जनमानम् जनमानम् च केवलम् केवलम् च जनमानम् जनमानम् च केवलम् केवलम् केवलम् च केवलम् केवलमिति केवलम् ॐ यज्ञमग्निग्रस्तोमिस्तोम् यज्ञन्नाथितो नाथितो अग्निग्रस्तोमिस्तोम् यज्ञन्नाथितः अग्निन्नाथितो नाथितो अग्निमग्निन्नाथितो जोहवीमि जोहवीमि नाथितो अग्निमग्निन्नाथितो जोहवीमि नाथितो जोहवीमि जोहवीमि नाथितो नाथितो जोहवीमि स जोहवीमि नाथितो नाथितो जोहवीमि सः जोहवीमि स जोहवीमि जोहवीमि स नो नस्स जोहवीमि जोहवीमि स नः नो मुञ्चतु मुञ्चतु नो नो मुञ्चत्वगोहसो अगोहसो मुञ्चतु नो नो मुञ्चत्वगोहसः अगोहस इत्यगोहसः इन्द्रस्य मन्ये मन्य इन्द्रस्येन्द्रस्य मन्ये प्रथमस्य प्रथमस्य मन्य इन्द्रस्येन्द्रस्य मन्ये प्रथमस्य मन्ये प्रथमस्य प्रथमस्य मन्ये मन्ये प्रथमस्य प्रचेतसः प्रचेतसः प्रथमस्य मन्ये मन्ये प्रथमस्य प्रचेतसः प्रचेतसः प्रचेतसः प्रथमस्य प्रथमस्य प्रचेतसो वृत्रघ्नो वृत्रघ्नः प्रचेतसः प्रथमस्य प्रथमस्य प्रचेतसो वृत्रघ्नः प्रचेतसो वृत्रघ्नो वृत्रघ्नः प्रचेतसः प्रचेतसो वृत्रघ्न स्तोमा स्तोमा वृत्रघ्नः प्रचेतसः प्रचेतसो वृत्रघ्न स्तोमा प्रचेतस इति प्रचेतसः वृत्रघ्न स्तोमा स्तोमा वृत्रघ्नो वृत्रघ्न स्तोमा उपोपस्तोमा वृत्रघ्नो वृत्रघ्न स्तोमा उप घ्न इति वृत्राघ्नः स्तोमा उपोपस्तोमा स्तोमा उपमाम् मामुपस्तोमा स्तोमा उपमामुपागुरुपागुर्मामुपागुः मामुपागुरुपागुर्मामुपागुः यो दाशुषो दाशुषो यो यो दाशुषः सुकृतः सुकृतो दाशुषो यो यो दाशुषः सुकृतः दाशुषः सुकृतः सुकृतो दाशुषो दाशुषः सुकृतो हवगो हवगो सुकृतो दाशुषो दाशुषः सुकृतो हवम् सुकृतो हवगो हवगो सुकृतः सुकृतो हवमुपोप हवगो सुकृतः सुकृतो हवमुप सुकृत इति सुकृतः हवमुपोप हवगो हवमुपगन्ता गन्तोप हवगो हवमुपगन्ता गन्ता स गन्ता गन्ता स नो नस्स गन्ता गन्ता स नः नो मुञ्चतु मुञ्चतु नो नो मुञ्चत्वगोहसो अगोहसो मुञ्चतु नो नो मुञ्चत्वगोहसः अगोहस इत्यगोहसः सङ्ग्रामन्नयति नयति सङ्ग्रामको सङ्ग्रामन्नयति स गो सन्नयति सङ्ग्रामको सङ्ग्रामन्नयति सङ्ग्राममिति नयति स गो सन्नयति नयति सं वशी वशी सन्नयति नयति सं वशी वशी सगो संवशी युधे युधे वशी सगो संवशी युधे वशी युधे युधे वशी युधे यो युधे वशी वशी युधे यः यो युधे युधे यः पुष्टानि पुष्टानि यो युधे युधे यः पुष्टानि यः पुष्टानि पुष्टानि यो यः पुष्टानि सगो सृजति सगो सृजति पुष्टानि यो यः पुष्टानि सगो सृजति पुष्टानि सगो सृजति सगो सृजति पुष्टानि पुष्टानि सगो सृजति त्रयाणि त्रयाणि सगो सृजति पुष्टानि पुष्टानि सगो सृजति त्रयाणि सगो सृजति त्रयाणि त्रयाणि सगो सृजति सगो सृजति त्रयाणि त्रयाणीति त्रयाणि इन्द्रन्नाथितो नाथित इन्द्रमिन्द्रन्नाथितो जोहवीमि जोहवीमि नाथित इन्द्रमिन्द्रन्नाथितो जोहवीमि नाथितो जोहवीमि जोहवीमि नाथितो नाथितो जोहवीमि सस जोहवीमि नाथितो नाथितो जोहवीमि सः जोहवीमि सस जोहवीमि जोहवीमि स नो नः स जोहवीमि जोहवीमि स नः नस्त सनो मुञ्चतु मुञ्चतु नस्त सनो मुञ्चतु नो मुञ्चतु मुञ्चतु नो नो मुञ्चत्वगोहसो अगोहसो मुञ्चतु नो नो मुञ्चत्वगोहसः अगोहसो इत्यगोहसः मन्वे वाम् वाम् मन्वे मन्वे वाम् मित्रावरुणा मित्रावरुणा वाम् मन्वे मन्वे वाम् मित्रावरुणा वाम् मित्रावरुणा मित्रावरुणा वाम् वाम् मित्रावरुणा तस्य तस्य मित्रावरुणा वाम् वाम् मित्रावरुणा तस्य तस्य मित्रावरुणा मित्रावरुणातस्य वित्तम् वित्तम् तस्य मित्रावरुणा मित्रावरुणातस्य वित्तम् मित्रावरुणेति मित्रा वरुणा वित्तम् वित्तम् तस्य तस्य वित्तगुं सत्यौजसा सत्यौजसा वित्तम् तस्य तस्य वित्तगुं सत्यौजसा वित्तगुं सत्यौजसा सत्यौजसा वित्तम् वित्तगुं सत्यौजसा द्रगोहणा द्रगोहणा सत्यौजसा वित्तम् वित्तगुं सत्यौजसा द्रगोहणा सत्यौजसा द्रगोहणा द्रगोहणा सत्यौजसा सत्यौजसा द्रगोहणायञ्जन्द्रगोहणा सत्यौजसा सत्यौजसा द्रगोहणायम् सत्यौजसेति सत्या ओजसा यञ्जन्द्रगोहणा द्रगोहणायन्नुदेथे नुदेथे यन्द्रगोहणा द्रगोहणायन्नुदेथे यम् नुदेथे नुदेथे यञ्जम् नुदेथे इति नुदेथे राजानगो राजानय्या या राजानगो सरथगो सरथगो राजानय्या या राजानगो सरथम् राजानगो सरथगो सरथगो राजानगो राजानगो सरथं याथो याथ सरथगो राजानगो राजानगो सरथं याथ सरथं याथो याथ सरथगो सरथं याथ उग्रोग्रायाथ सरथगो सरथं याथ उग्रारथमिति सारथम् याथ उग्रोग्रा याथो याथ उग्रातातोग्रा याथो याथ उग्राता ग्रातातोग्रो नो नस्ता तानो मुञ्चतम् मुञ्चतम् नस्ता तानो मुञ्चतम् मुञ्चतमागस आगसो मुञ्चतम् मुञ्चतमागसः इत्यागसः यो वाम् वां यो यो वागो रथो रथो यो यो वागो रथः रथो रथो वाम् वागो रथ ऋजुरश्मिरुजुरश्मीरथो वाम् वागो रथ ऋजुरश्मिः रथ ऋजुरश्मिरुजुरश्मीरथो रथ ऋजुरश्मिः सत्यधर्मा सत्यधर्मर्जुरश्मीरथो रथ ऋजुरश्मिः सत्यधर्मा ऋजुरश्मिः सत्यधर्मा सत्यधर्मर्जुरश्मिरुजुरश्मिः सत्यधर्मा मिथु मिथु सत्यधर्मर्जुरश्मिरुजुरश्मिः सत्यधर्मा मिथु ऋजुरश्मिरित्युरुजुरश्मिः सत्यधर्मा मिथु मिथु सत्यधर्म सत्यधर्मा मिथुश्चरन्तञ्चरन्तमुपयाति चरन्तञ्चरन्तमुपयाति दोषयन् दोषयन्नुपयाति चरन्तञ्चरन्तमुपयाति दोषयन्नु पयाति दोषयन् दोषयन्नुपयात्युपयाति दोषयन् भयातीत्युपायाति दोषयन्निति दोषयन् स्तोमि मित्रावरुणा मित्रावरुणा स्तोमि स्तोमि मित्रावरुणा नाथितो नाथितो मित्रावरुणा स्तोमि स्तोमि मित्रावरुणा नाथितः मित्रावरुणा नाथितो नाथितो मित्रावरुणा मित्रावरुणा नाथितो दोहवीमि दोहवीमि नाथितो मित्रावरुणा मित्रावरुणा नाथितो दोहवीमि मित्रावरुणेति मित्रावरुणा नाथितो दोहवीमि दोहवीमि नाथितो नाथितो दोहवीमितौ दोहवीमि नाथितो नाथितो दोहवीमितौ जोहवीमितौ तौ जोहवीमि जोहवीमितौ नो नस्तौ जोहवीमि जोहवीमितौ नः नो मुञ्चतम् मुञ्चतम् नो नो मुञ्चतमागस आगसो मुञ्चतम् नो नो मुञ्चतमागसः आगस इत्यागसः सवितुर्विदधानि विदधानि सवितुः सवितुर्विदधानि मन्महे मन्महे विदधानि सवितुः सवितुर्विदधानि मन्महे विदधानि मन्महे मन्महे विदधानि विदधानि मन्महे यौ यौ मन्महे विदधानि विदधानि मन्महे यौ मन्महे यौ यौ मन्महे मन्महे जावा आत्मन्वदा आत्मन्वद्यौ मन्महे मन्महे जावा आत्मन्वद् जावा आत्मन्वदा आत्मन्वद्या जावा आत्मन्वद्विभृतो विभृत आत्मन्वद्यौ यावा आत्मन्वद्विभृतः आत्मन्वद् बिभृतो बिभृत आत्मन्वदा आत्मन्वद् बिभृतो यौ यौ बिभृत आत्मन्वदा आत्मन्वद् बिभृतो यौ बिभृतो यौ यौ बिभृतो बिभृतो यौ च यौ बिभृतो बिभृतो यौ च रक्षतो रक्षतश्च यौ यौ च रक्षतः रक्षतश्च च रक्षतः यौ विश्वस्य विश्वस्य यौ यौ विश्वस्य परिभू परिभो विश्वस्य यौ यौ विश्वस्य परिभू परिभो परिभो विश्वस्य विश्वस्य परिभो बभूवतुर्बभूवतुः परिभो विश्वस्य विश्वस्य परिभो बभूवतुः परिभो बभूवतुर्बभूवतुः परिभो परिभो बभूवतुस्तौ तौ बभूवतुः परिभो परिभो बभूवतुस्तौ परिभो इति परिभो बभूवतुस्तौ तौ बभूवतुर्बभूवतुस्तौ नो नस्तौ बभूवतुर्बभूवतुस्तौ नः नो मुञ्चतम् मुञ्चतम् नो नो मुञ्चतमागस आगसो मुञ्चतम् नो नो मुञ्चतमागसः आगस इत्यागसः श्रेष्ठा श्रेष्ठा उपवश्रेष्ठा न श्रेष्ठा उपवश्रेष्ठानः श्रेष्ठा नो न श्रेष्ठा श्रेष्ठा न आशिष आशिषो न श्रेष्ठा श्रेष्ठा न आशिषः आशिष आशिषो न आशिषो देवयोर्देवयो राशिषो नो न आशिषो देवयो आशिषो देवयोर्देवयो राशिष आशिषो देवयोर्धर्मे धर्मे देवयो राशिष आशिषो देवयोर्धर्मे आशिष इत्याशिषः देवयोर्धर्मे धर्मे देवयोर्देवयोर्धर्मे अस्थिरन्नस्थिरन् धर्मे देवयोर्देवयोर्धर्मे अस्थिरन् मे अस्थिरन्नस्थिरन् धर्मे धर्मे अस्थिरन् अस्थिरन् नित्यस्थिरन् वायुम् वायुग्स्तोमिस्तोमि वायुगोस वितारकोस वितारम् वायुग्स्तोमिस्तोमि वायुगोस वितारम् वायुगोस वितारकोस वितारम् वायुम् वायुगोस वितारम् नाथितो नाथितस्य वितारम् वायुम् वायुगोस वितारम् नाथितः नाथितो जो हवीमि जो हवीमि नाथितो नाथितो जो हवीमि तौ तौ जो हवीमि नाथितो नाथितो जो हवीमि तौ हवीमि तौ तौ जो हवीमि जो हवीमि तौ नो नस्तौ जो हवीमि जो हवीमि तौ नः नो नस्तौ तौ नो मुञ्चतम् मुञ्चतम् नस्तौ तौ नो मुञ्चतम् मुञ्चतम् मुञ्चतम् नो नो मुञ्चतमागस आगसो मुञ्चतम् नो नो मुञ्चतमागसः मुञ्चतमागस आगसो मुञ्चतम् मुञ्चतमागसः आगस इत्यागसः रथीतमो रथीनागो रथीनागो रथीतमो रथीतमो रथीनामक्वे अक्वे रथीनागो रथीतमो रथीतमो रथीनामक्वे रथीनामक्वे अक्वे रथीनागो रथीनामक्व ओतय ओतये अक्वे रथीनागो रथीनामक्व ओतये ओतय ओतये अक्वे ओतये शुभगो शुभमोतय ओतये शुभं गमिष्ठौ गमिष्ठौ शुभमोतय ओतये शुभङ्गमिष्ठौ गमिष्ठौ सुयमेभिः सुयमेभिर्गमिष्ठौ गमिष्ठौ सुयमेभिरश्वैरश्वैः सुयमेभिर्गमिष्ठौ गमिष्ठौ सुयमेभिरश्वैः सुयमेभिरश्वैरश्वैः सुयमेभिरिति सुयमेभिश्वैरित्यश्वैर्वां वाञ्जयोर्जयोर्वां देवौ देवौ वाञ्जयोर्जयोर्वां देवौ वां देवौ देवेषु देवेषु देवौ वां वां देवौ देवेषु देवौ देवेषु देवेषु देवौ देवौ देवेष्वनिषितमनिषितं देवेषु देवौ देवौ देवेष्वनिषितम् देवेष्वनिषितमनिषितं देवेषु देवेष्वनिषितमोजो जो निषितं देवेषु देवेष्वनिषितमोजः अनिषितमोजो जो निषितमनिषितमोजस्तौ तावो जो निषितमनिषितमोजस्तौ ओजस्तौ तावोज ओजस्तौ नो नस्तावोज ओजस्तौ नः नस्तौ तौ नो मुञ्चतम् मुञ्चतम् नस्तौ तौ नो मुञ्चतम् नो मुञ्चतम् मुञ्चतम् नो नो मुञ्चतमागस आगसो मुञ्चतम् नो नो मुञ्चतमागसः मुञ्चतमागस आगसो मुञ्चतम् मुञ्चतमागसः आगस इत्यागसः तमया धन्यत्यतया तं वहतुं वहतु मया धन्यत्यतया तं वहतुं वहतु मया तं वहतु सूर्याया सूर्या अग्नया वहतु मया तमया तं वहतु गुं सूर्याय त्रिचक्रेण त्रिचक्रेण सूर्याय सूर्याय अस्त्रिचक्रेण सगुंसदगुं सगुंसदं त्रिचक्रेण सूर्याय सूर्याय अस्त्रिचक्रेण सगुंसदम् त्रिचक्रेण त्रिचक्रेण सगुंसदमिच्छमानाविच्छमानो सगुंसदमिच्छमानो स्तौमि देवौ देवौ स्तौमि स्तौमि देवावश्विना वश्विनौ देवौ स्तौमि स्तौमि देवावश्विनौ देवावश्विनावश्विनौ देवौ देवावश्विनौ नाथितो नाथितो अश्विनौ देवौ देवावश्विनौ नाथितः अश्विनौ नाथितो नाथितो अश्विनावश्विनौ नाथितो जोहवीमि जोहवीमि नाथितो अश्विनावश्विनौ नाथितो जोहवीमि नाथितो जोहवीमि जोहवीमि नाथितो नाथितो जोहवीमि तौ तौ जोहवीमि नाथितो नाथितो जोहवीमि तौ जोहवीमि तौ तौ जोहवीमि जोहवीमि तौ नो नस्तौ जोहवीमि जोहवीमि तौ नः नस्तौ तौ नो मुञ्चतं मुञ्चतं नस्तौ तौ नो मुञ्चतं नो मुञ्चतं मुञ्चतं नो नो मुञ्चतमागस आगसो मुञ्चतं नो नो मुञ्चतमागसः मुञ्चतमागस आगसो मुञ्चतं मुञ्चतमागसः आगस इत्यागसः मरुतां मन्वे मन्वे मरुतां मरुतां मन्वे अध्यधि मन्वे मरुतां मरुतां मन्वे अधि मन्वे अध्यधि मन्वे मन्वे अधि नो नो अधि मन्वे मन्वे अधिनः नो नो अध्यधि नो ब्रुवन्तु ब्रुवन्तु नो अध्यधि नो ब्रुवन्तु नो ब्रुवन्तु ब्रुवन्तु नो नो ब्रुवन्तु प्रब्रुवन्तु नो नो ब्रुवन्तु प्रब्रुवन्तु ब्रुवन्तु प्रेमामिमां प्रब्रुवन्तु ब्रुवन्तु प्रेमां प्रेमामिमां प्रप्रेमां वाचं वाचमिमां प्रप्रेमां वाचम् वाचं वाचमिमामिमां वाचं विश्वां विश्वां वाचमिमामिमां वाचं विश्वां वाचं विश्वां विश्वां वाचं वाचं विश्वामवन्द्वन्द्व विश्वां वाचं वाचं विश्वामवन्तु विश्वामवन्द्वन्द्व विश्वां विश्वामवन्द्व विश्वे विश्वे वन्द्व विश्वां विश्वामवन्द्व विश्वे वन्द्व विश्वे विश्वे वन्द्वन्द्व विश्वे विश्व इति विश्वे आशोनुः वे हुव आशोनाशोनुः वे सुयमान् सुयमानुः वा आशोनाशोनुः वे सुयमानो वे सुयमान् सुयमानुः वे हुवे सुयमानोतय ओतये सुयमानः वे हुवे सुयमानोतये सुयमानोतय ओतये सुयमान् सुयमानोतये ते त ओतये सुयमान् सुयमानोतये ते ओतये ते त ओतय ओतये ते नो नस्त ओतय ओतये ते नः नस्ते ते नो मुञ्चन्तु मुञ्चन्तु नस्ते ते नो मुञ्चन्तु नो मुञ्चन्तु मुञ्चन्तु नो नो मुञ्चन्त्वेन स एन सो मुञ्चन्तु नो नो मुञ्चन्त्वेन सह मुञ्चन्त्वेन स एन सो मुञ्चन्तु मुञ्चन्त्वेन सह तेन स इत्येन सह दिक्ममायुधमायुधं दिक्मं दिक्ममायुधं वीडितं वीडितमायुधं दिक्मं दिक्ममायुधं वीडितम् आयुधं वीडितं वीडितमायुधमायुधं वीडितगुं सहस्वत् सहस्वत् वीडितमायुधमायुधं वीडितगुं सहस्वत् वीडितगुं सहस्वत् सहस्वत् वीडितं वीडितगुं सहस्वत् दिव्यं दिव्यगुं सहस्वत् वीडितं वीडितगुं सहस्वत् सहस्वद्दिव्यं दिव्यगो सहस्वत् सहस्वद्दिव्यगो शर्ध शर्धो दिव्यगो सहस्वत् सहस्वद्दिव्यगो शर्धः दिव्यगो शर्ध शर्ध दिव्यं दिव्यगो शर्ध पृतनास पृतनासु शर्ध दिव्यं दिव्यगो शर्ध पृतनासु शर्ध पृतनासु पृतनासु शर्ध शर्ध पृतनासु जिष्णु जिष्णु पृतनासु शर्ध शर्ध पृतनासु जिष्णु जिष्णु जिष्णु जिष्णु देवान् देवान् स्तोमि स्तोमि देवान् मरुतो मरुतो देवान् स्तोमि स्तोमि देवान् मरुतः देवान् मरुतो मरुतो देवान् देवान् मरुतो नाथितो नाथितो मरुतो देवान् देवान् मरुतो नाथितः मरुतो नाथितो नाथितो मरुतो मरुतो नाथितो जोहवीमि जोहवीमि नाथितो मरुतो मरुतो नाथितो जोहवीमि नाथितो जोहवीमि जोहवीमि नाथितो नाथितो जोहवीमि ते ते जोहवीमि नाथितो नाथितो जोहवीमि ते जोहवीमि ते ते जोहवीमि जोहवीमि ते नो नस्ते जोहवीमि जोहवीमि ते नो नस्ते ते नो मुञ्चन्तु मुञ्चन्तु नस्ते ते नो मुञ्चन्तु मुञ्चन्तु मुञ्चन्तु नो नो मुञ्चन्त्वेन स एन सो मुञ्चन्तु नो नो मुञ्चन्त्वेन सह मुञ्चन्त्वेन स एन सो मुञ्चन्तु भुञ्जन्त्वेन सह देवानाम् मन्वे मन्वे देवानाम् देवानाम् मन्वे अधि अधि मन्वे देवानाम् देवानाम् मन्वे अधि अधि नो नो अध्यधि नो ब्रुवन्तु ब्रुवन्तु नो अध्यधि नो ब्रुवन्तु ब्रुवन्तु ब्रुवन्तु नो नो ब्रुवन्तु प्रब्रुवन्तु नो नो ब्रुवन्तु ब्रुवन्तु प्रब्रुवन्तु ब्रुवन्तु प्रेमामिमां रब्रुवन्तु ब्रुवन्तु प्रेमामिमां रप्रेमां वाचं वाचमिमां रप्रेमां वाचम् इमां वाचं वाचमिमामिमां वाचं विश्वां विश्वां वाचमिमामिमां वाचं विश्वां विश्वां विश्वां वाचं वाचं विश्वामवन्द्वन्त विश्वां वाचं वाचं विश्वामवन्दो विश्वामवन्द्वन्तु विश्वां विश्वामवन्दु विश्वे विश्वे वन्दु विश्वां विश्वामवन्दु विश्वे विश्वे विश्वे वन्दु विश्वे विश्वे आशोनुभवे हुव आशोनाशोनुभवे सुयमान् सुयमानुभव आशो ुवे सुयमान् सुयमानु हुवे हुवे सुयमानोतय ओतये सुयमानु हुवे हुवे सुयमानोतये सुयमानोतय ओतये सुयमान्ोतयेते ओतये सुयमानो नस्ते ते नो मुञ्चन्तु मुञ्चन्तु नस्ते ते नो मुञ्चन्तु मुञ्चन्तु मुञ्चन्तु नो नो मुञ्चन्द्वेन मुञ्चन्त्वेन सहेन सो मुञ्चन्तु मुञ्चन्त्वेन सह इत्येन सह यदिदमिदं यद्यदिदं मा मेदं यद्यदिदं मा मेदमिदं मा भिषोचत्यभिषोचति मेदमिदं मा भिषोचति मा भिषोचत्यभिषोचति मामा भिषोचति पौरुषेयेण पौरुषेयेण भिषोचति मामा भिषोचति पौरुषेयेण शोचति पौरुषेयेण पौरुषेयेण भिषोचत्यभिषोचति पौरुषेयेण दैव्येन दैव्येन पौरुषेयेण भिषोचत्यभिषोचति पौरुषेयेण दैव्येन अभिषोचतीत्यभि शोचति पौरुषेयेण दैव्येन दैव्येन पौरुषेयेण पौरुषेयेण दैव्येन दैव्येनेति दैव्येन विश्वान् विश्वान् स्तोमि स्तोमि विश्वान् देवान् देवान् विश्वान् स्तोमि स्तोमि विश्वान् देवान् विश्वान् देवान् देवान् विश्वान् विश्वान् देवान् नाथितो नाथितो देवानु विश्वानु विश्वान् देवान्नाथितः देवान्नाथितो नाथितो देवान् देवान्नाथितो जोहवीमि जोहवीमि नाथितो देवान् देवान्नाथितो जोहवीमि नाथितो जोहवीमि जोहवीमि नाथितो नाथितो जोहवीमि ते ते जोहवीमि नाथितो नाथितो जोहवीमि ते जोहवीमि ते ते जोहवीमि जोहवीमि ते नो नस्ते जोहवीमि जोहवीमि ते नः ते नो नस्ते ते नो मुञ्चन्तु मुञ्चन्तु नस्ते ते नो मुञ्चन्तु मुञ्चन्तु मुञ्चन्तु सह एन सो मुञ्चन्तु मुञ्चन्त्वेन सह इत्येन सह अनु नो नो अन्वनु नो द्याद्य नो अन्वनु नो द्यानुमतिरनुमतिरद्यानुमतिरन्वन्वनुमतिरद्याद्यानुमतिरनु अनुमतिरित्यनु मतिः अन्विदिदन्वन्विदनुमतेनुमत इदन्वन्विदनुमते त्वन्त्वमनुमत इदि दनुमते त्वम् त्वन्त्वमनुमतेनुमते त्वम् वैश्वानरो वैश्वानरस्त्वमनुमतेनुमते त्वम् वैश्वानरः अनुमत इत्यनुमते वैश्वानरो वैश्वानरस्त्वम् त्वम् वैश्वानरो नो नो वैश्वानरस्त्वम् त्वम् वैश्वानरो नः वैश्वानरो नो नो वैश्वानरो वैश्वानरो न ऊत्या पृष्टः पृष्ट ऊत्योत्या पृष्टो दिवि दिवि पृष्ट ऊत्योत्या पृष्टो दिवि दिवि दिवि अप्रथेतां ये ये अप्रथेतामिते भिरमिते विद्वागुंसश्च घृमा कत्कच्च घृम च घृम कुर्मागच्छन जनकच्च कुर्म च कुर्मागच्छन जनक आगश्चन जनागः हृधिषु सुकृधि कृधि स्वस्मागो अस्मान् सुकृधि कृधि स्वस्मान् अस्मान् सुस्वस्मागो अदितेरदितेरस्मान् सुस्वस्मागो अदिते अस्मागो अदितेरदितेरस्मागो अस्मागो अदितेरनागा अनागा अदितेरस्मागो अस्मागो अदितेरनागाः अदितेरनागा अनागा अदितेरदितेरनागा विव्यनागा अदितेरदितेरनागावि अनागा विव्यनागा अनागाव्येनागुस्येनागुंसिव्यनागा अनागाव्येनागुंसि नागुस्येनागुंसि विव्येनागुंसिश्रथ एनागुंसिश्रथो विश्वक् विश्वक्षिश्रथ एनागुस्येनागुंसिश्रथो विश्वक् श्रथो विश्वक् विश्वक्षिश्रथ शिश्रथो विश्वगग्ने अग्ने विश्वक्षिश्रथ शिश्रथो विश्वगग्ने विश्वगग्ने अग्ने विश्वक् विश्वगग्ने इत्यग्ने यथाह यथा यथाह तत्तद्धयथा यथाह तत् तत्तद्धत्वसवो वसवस्तद्धत्वसवो गौर्यं गौर्यं वसवस्तद्वसवो गौर्यम् वसवो गौर्यं गौर्यं वसवो गौर्यञ्चिच्चिद्गौर्यं वसवो गौर्यञ्चित् गौर्यञ्चिच्चिद्गौर्यं गौर्यञ्चित्पदि पदि चिद्गौर्यं गौर्यञ्चित्पदि परिषिता गोसिताम् पदि परिषितामुञ्चतामुञ्चत सिताम् पदि परिषितामुञ्चत अमुञ्चताय जत्राय जत्रा अमुञ्चतामुञ्चताय जत्राः इति जत्रा एवा त्वम् त्वमेवैवा त्वमस्मदस्मत्त्वमेवैवा त्वमस्मत् अस्मत्प्रमुञ्चमुञ्चप्रास्मदस्मत्प्रमुञ्च विमुञ्चप्रप्रमुञ्चावि विमुञ्चमुञ्चाव्यगोः गोहो विमुञ्चमुञ्चाव्यगोः प्रागोः प्रागोः गोः प्रादार्यतारि प्रागोः गोः प्रादारि अतार्यतारिप्रप्रादार्यग्ने अग्ने अतार्यतार्यग्ने प्रतराम् प्रतरामग्ने अतार्यतार्यग्ने प्रतराम् प्रतराम् प्रतरामग्ने अग्ने प्रतराम्नो न प्रतराम् प्रतरान्न आयुरायन्न प्रतराम् प्रतरान्न आयोः न आयुरायन्नो न आयोः आयुरित्यायोः इति चतुर्थकाण्डस्य घनपाठः समाप्तः।